कृष्णयजुर्वेद तैत्तिरीय शाखायाम् प्रथमकाण्डे प्रथमप्रपाठकस्य घनपाराजन प्रारम्भः। गणानां गणानां गणपतिं गणपतिं त्वा गणानां गणानां त्वा गणपतिं गणपतिं गणपतिं त्वा गणपतिगुं हवामहे हवामहे गणपतिं त्वा गणपतिगुं हवामहे गणपतिगुं हवामहे हवामहे गणपतिं गणपतिगुं हवामहे कविं कविगुं हवामहे गणपतिं गणपतिगुं हवामहे कविं गणपतिमिति गणापतिम् हवामहे कविं कविगो हवामहे हवामहे कविं कवीनां कवीनां कविगो हवामहे हवामहे कविं कवीनां कविं कवीनां कवीनां कविं कविं कवीनां उपमश्रवस्तमं कवीनां कविं कविं कवीनां उपमश्रवस्तमं कवीनां उपमश्रवस्तमं उपमश्रवस्तमं कवीनां कवीनां उपमश्रवस्तमं उपमश्रवस्तममित्युपमश्रव ज्येष्ठराजं ब्रह्मणां ब्रह्मणां ज्येष्ठराजं ज्येष्ठराजं ब्रह्मणां ब्रह्मणो ब्रह्मणो ब्रह्मणां ज्येष्ठराजं ज्येष्ठराजं ब्रह्मणां ब्रह्मणः ज्येष्ठराजमिति ज्येष्ठराजम् ब्रह्मणां ब्रह्मणो ब्रह्मणो ब्रह्मणां ब्रह्मणां ब्रह्मणस्पदेपदे ब्रह्मणो ब्रह्मणां ब्रह्मणां ब्रह्मणस्पदे ब्रह्मणस्पदेपदे ब्रह्मणो ब्रह्मणस्पत आपदे ब्रह्मणो ब्रह्मणस्पत आपदे पत आनो न आपदे पत आनः आनो न आन शृण्वन् शृण्वन्न आन शृण्वन् शृण्वन् शृण्वन्नो न शृण्वन्नोतिभिरुतिभिः शृण्वन्नो न शृण्वन् नोतिभिः शृण्वन्नोतिभिरुतिभिः शृण्वन् शृण्वन्नोतिभिः सीदसीदोतिभिः शृण्वन् शृण्वन्नोतिभिः सीदातिभिः सीदसीदोतिभिरुतिभिः सीदसादनगौ सादनगौ सीदोतिभिरुतिभिः सीदसादनम् ऊतिभिरित्योतिभिः सीदसादनगौ सादनगौ सीदसीदसादनम् सादनमिति सादनम् ऊर्जेत्वा वायवो वायवस्त्वोर्ज ऊर्जेत्वा वायवः वायवो वायवस्त्वात्वा वायवस्थस्थ वायवस्त्वात्वा वायवस्थ वायवस्थस्थ वायवो वायवस्थोपायव उपायवस्थ वायवो वायवस्थोपायवः स्थोपायव उपायवस्थस्थोपायवस्थस्थोपायवस्थस्थोपायवस्थस्थोपायव उपायवस्थ देवो देवस्थोपायव उपायवस्थ देवः वायव इत्युपायवः देवो देवस्थस्थ देवो वो वो देवस्थस्थ देवो वः देवो वो वो देवो देवो वः सविता सविता वो देवो देवो वस्सविता सविता सविता वो वस्सविता प्रप्रसविता वो वस्सविता प्रा सविता प्रप्रसविता सविता प्रार्पयत्पर्पयतु प्रसविता सविता प्रार्पयतु अर्पयत्पर्पयतु प्रप्रार्पयतु श्रेष्ठतमाय श्रेष्ठतमायार्पयतु प्रप्रार्पयतु श्रेष्ठतमाय अर्पयतु श्रेष्ठतमाय श्रेष्ठतमायार्पयत्पर्पयतु श्रेष्ठतमाय कर्मणे कर्मणे श्रेष्ठतमायार्पयत्तर्पयतु श्रेष्ठतमाय कर्मणे श्रेष्ठतमाय कर्मणे कर्मणे श्रेष्ठतमाय श्रेष्ठतमाय कर्मण कर्मणे श्रेष्ठतमाय श्रेष्ठतमाय कर्मण श्रेष्ठतमायेति श्रेष्ठतमायर्मण कर्मणे कर्मण आप्यायध्वं व्यायध्वमा कर्मणे कर्मण आप्यायध्वम् आप्यायध्वं व्यायध्वमाप्यायध्वमग्निया अग्नियाध्वमग्नियाध्वमग्नियाध्वं व्यायध्वमग्नया देवभागम् देवभागमग्नियाप्यायध्वं व्यायध्वमग्नया देवभागम् अग्नया देवभागम् देवभागमग्नया अग्नया देव भागमूर्जस्वतीरूर्जस्वतीर्देव भागमग्नया अग्नया देव भागमूर्जस्वती देव भागमूर्जस्वतीरूर्जस्वतीर्देव भागम् देव भागमूर्जस्वदेः पयस्वदेः पयस्वतीरूर्जस्वतीर्देव भागम् देव भागमूर्जस्वदेः पयस्वतीः देव भागमिति देव भागम् ऊर्जस्वदेः पयस्वदेः पयस्वतीरूर्जस्वतीरूर्जस्वदेः पयस्वदेः प्रजावदेः प्रजावदेः पयस्वतीरूर्जस्वतीरूर्जस्वदेः पयस्वदेः प्रजावदेः धिषणा

शतवलशं विवि शतवलशकुं शतवलशं विरोहरो हवि शतवलशकुं शतवलशं विरोह शतवलशमिति शतवलशम् विरोहरो हविविरोह सहस्रवलुषा सहस्रवलुषारो हविविरोह सहस्रवलुषाः रोह सहस्रवलुषा सहस्रवलुषारोहरोह सहस्रवलुषा विवि सहस्रवलुषारोहरोह सहस्रवलुषा वि सहस्रवलुषा विवि सहस्रवलुषा सहस्रवलुषा वि वयम् वयम् वि सहस्रवलुषा सहस्रवलुषा वि वयम् सहस्रवलुषा इति सहस्रवलुषाः वयम् वयम् विवि वयगुं रुहेम रुहेम वयम् विवि वयगुं रुहेम ृहेम रुहेम भयम् भजगोरुहेम पृथिव्याः पृथिव्यारुहेम भयम् भजगोरुहेम पृथिव्याः रुहेम पृथिव्याः पृथिव्यारुहेम रुहेम पृथिव्याः सम्पृतः सम्पृजः पृथिव्यारुहेम रुहेम पृथिव्याः सम्पृजः पृथिव्याः सम्पृजः सम्पृजः पृथिव्याः पृथिव्याः सम्पृजः पाहि पाहि सम्पृजः पृथिव्याः पृथिव्याः सम्पृजः पाहि सम्पृजः पाहि पाहि सम्पृजः सम्पृजः पाहि सुसम्भृता सुसम्भृता पाहि सम्पृजः सम्पृजः पाहि सुसंभृता पाहि पाहि सुसंभृता त्वा त्वा सुसंभृता पाहि पाहि सुसंभृता त्वा त्वा त्वा सुसंभृता सुसंभृता त्वा सकोसं त्वा सुसंभृता सुसंभृता त्वा सं सुसंभृतेति सुसंभृता त्वा सकोसं त्वा त्वा संभरामि भरामि सं त्वा संभरामि संभरामि भरामि सकुं संभराम्यदित्या अदित्यै भरामि सकुं संभराम्यदित्यै भराम्यदित्या अदित्यै भरामि भराम्यदित्यै रास्ना रास्नादित्यै भरामि भराम्यदित्यै रास्ना अदित्यै रास्ना रास्नादित्या अदित्यै रास्नास्य शिरास्नादित्या अदित्यै रास्नासि रास्नास्य शिरास्ना रास्नासीन्द्राण्या इन्द्राण्या अशिरास्नारास्नासीन्द्राण्यै असीन्द्राण्या इन्द्राण्या अस्यसीन्द्राण्यै सन्नहनकुं सन्नहनमिन्द्राण्या अस्यसीन्द्राण्यै सन्नहनम् इन्द्राण्यै सन्नहनगो सन्नहनमिन्द्राण्या इन्द्राण्यै सन्नहनम् पोषा पोषा सन्नहनमिन्द्राण्या इन्द्राण्यै सन्नहनम् पोषा सन्नहनम् पोषा पोषा सन्नहनगुं सन्नहनम् पोषा ते ते पोषा सन्नहनगुं सन्नहनम् पोषा ते सन्नहनमिति सन्नहनम् पोषा ते ते पोषा पोषा ते ग्रन्थिम् ग्रन्थिम् ते पोषा पोषा ते ग्रन्थिम् ते ग्रन्थिम् ग्रन्थिन्ते ते ग्रन्थिम् ग्रथ्नातु ग्रथ्नातु ग्रन्थिन्ते ते ग्रन्थिम् ग्रथ्नातु ग्रन्थिम् ग्रथ्नातु ग्रथ्नातु ग्रन्थिम् ग्रन्थिम् ग्रथ्नातु ससग्रथ्नातु ग्रन्थिम् ग्रन्थिम् ग्रथ्नातु सः ग्रथ्नातु ससग्रथ्नातु ग्रथ्नातु सते ते सग्रथ्नातु ग्रथ्नातु सते ते ते ससते मामा ते ससते मामा ते ते मास्थात् स्थादामा ते ते मास्थातु आस्थात् स्थादा मामास्थादृस्येन्द्रस्य स्थादा मामास्थादिन्द्रस्य स्थात् स्थादास्थादिन्द्रस्येन्द्रस्य स्थादास्थादिन्द्रस्य स्थादिन्द्रस्येन्द्रस्य स्थात् स्थादिन्द्रस्य त्वात्वेन्द्रस्य स्थात् स्थादिन्द्रस्य त्वास्य स्वात्वेन्द्रस्येन्द्रस्य त्वा बाहुभ्याम् बाहुभ्यान् त्वेन्द्रस्येन्द्रस्य त्वा बाहुभ्याम् बाहुभ्याम् बाहुभ्यान् त्वा त्वा बाहुभ्यामुदुत् बाहुभ्यान् त्वा त्वा बाहुभ्यामुदो बाहुभ्यामुदुद्बाहुभ्याम् बाहुभ्यामुद्यच्छे यच्छ उद्बाहुभ्याम् बाहुभ्यामुद्यच्छे बाहुभ्यामिति बाहुभ्याम् यच्छे यच्छ उदुद्यच्छे बृहस्पते बृहस्पतेर्यच्छ उदुद्यच्छे बृहस्पतेः छे बृहस्पते बृहस्पतेर्यच्छे यच्छे बृहस्पतेर्मूर्ध्ना मूर्ध्ना बृहस्पतेर्यच्छे यच्छे बृहस्पतेर्मूर्ध्ना बृहस्पतेर्बृहस्पतेर्मूर्ध्ना हरामि हरामि मूर्ध्ना बृहस्पतेर्बृहस्पतेर्मूर्ध्ना हरामि मूर्ध्ना हरामि हरामि मूर्ध्ना मूर्ध्ना हराम्युरोर्हरामि मूर्ध्ना मूर्ध्ना हराम्युरो हराम्युरोर्हरामि हराम्युर्वन्तरिक्षमन्तरिक्षमुरु हरामि हराम्युर्वन्तरिक्षम् उर्वन्तरिक्षमन्तरिक्षमुरु उर्वन्तरिक्षमन्वन्तरिक्षमुरु कुर्वन्तरिक्षमनो अन्तरिक्षमन्वन्वन्तरिक्षमन्तरिक्षमन्विहि देवं गमं देवं गममिष्यन्वन्विहि देवं गमम् हि देवं गमं देवं गममिहि हि देवं गममस्यसि देवं गममिहि हि देवं गममसि देवं गममस्यसि देवं गमं देवं गममसि देवं गममिति देवं गमम् असीत्यसि दैव्याज दैव्याज शुन्धध्वगं शुन्धध्वं दैव्याज कर्मणे कर्मणे दैव्याज शुन्धध्वगं शुन्धध्वं दैव्याज कर्मणे दैव्याज कर्मणे कर्मणे दैव्याज दैव्याज कर्मणे देवयज्याय देवयज्याय कर्मणे दैव्याज दैव्याज कर्मणे देवयज्याय कर्मणे देवयज्याय देवयज्याय कर्मणे कर्मणे देवयज्याय मातरिश्वनो देवयज्याय कर्मणे कर्मणे देवयज्याय मातरिश्वनः देवयज्याय मातरिश्वनो मातरिश्वनो देवयज्याय देवयज्याय मातरिश्वनो घर्मो घर्मो मातरिश्वनो देवयज्याय देवयज्याय मातरिश्वनो घर्मः देवयज्याय इति देवयज्याय मातरिश्वनो घर्मो घर्मो मातरिश्वनो मातरिश्वनो घर्मो स्यसि घर्मो मातरिश्वनो मातरिश्वनो घर्मोऽसि घर्मोऽस्यसि घर्मो घर्मो सिद्योर्द्यौरसि घर्मो घर्मो सिद्योः सिद्यौर्द्यौरस्य सिद्यौरस्य सिद्यौरस्य सिद्यौरसि यौरस्य सिद्यौर्द्यौरसि पृथिव्यसिद्यौर्द्यौरसि पृथिवी सि पृथिवी पृथिव्यस्य सि पृथिव्यस्य सि पृथिव्यस्य सि पृथिव्यसि पृथिव्यस्य सि पृथिवी पृथिव्यसि विश्वधाया विश्वधाया असि पृथिवी पृथिव्यसि विश्वधायाः असि विश्वधाया विश्वधाया अस्यसि विश्वधाया अस्यसि विश्वधाया अस्यसि विश्वधाया असि विश्वधाया अस्यसि विश्वधाया विश्वधाया असि परमेण परमेणासि विश्वधाया विश्वधाया असि परमेण विश्वधाया इति विश्वधायाः परमेण परमेणास्यसि परमेण धाम्ना धाम्ना परमेणास्यसि परमेण धाम्ना परमेण परमेण धाम्ना दृगुंहस्व दृगुंहस्व धाम्ना परमेण परमेण धाम्ना दृगुंहस्व धाम्ना दृगुंहस्व दृगुंहस्व धाम्ना धाम्ना दृगुंहस्व मामा दृगुंहस्व धाम्ना धाम्ना दृगुंहस्व मा दृगुंहस्व मामा दृगुंहस्व दृगुंहस्व माह्वार्मा दृगुंहस्व दृगुंहस्व माह्वाः नाकाय नाकाय पृथिवीभ्यान् स्वाहात्या वा पृथिवी पृथिवीभ्याम् द्यावा पृथिवीभ्यागु स्वाहा स्वाहा द्यावा पृथिवीभ्यागुंसा सा पृथिवीभ्यागु स्वाहा स्वाहा द्यावा पृथिवीभ्यागुंसा द्यावा पृथिवीभ्यागुंसा सा द्यावा पृथिवीभ्याम् द्यावा पृथिवीभ्यागुंसा विश्वायुर्विश्वाजुस्सा द्यावा पृथिवीभ्याम् द्यावा पृथिवीभ्यागुंसा विश्वायुः द्यावा पृथिवीभ्यामिति द्यावा पृथिवीभ्याम् सा विश्वायुर्विश्वाजुस्सा सा विश्वायुस्सा सा विश्वायुस्सा सा विश्वायुस्सा विश्वायुस्सा सा विश्वायुर्विश्वायुस्सा विश्वव्यजा विश्वव्यजा सा विश्वायुर्विश्वायुस्सा विश्वव्यजा विश्वायुरिति विश्वा आयुः सा विश्वव्यजा विश्वव्यजा सा विश्वव्यजा सा विश्वव्यजा सा विश्वव्यजा सा विश्वव्यजा सा विश्वव्यजा विश्वव्यजा सा विश्वकर्मणे विश्वकर्मा सा विश्वव्यजा विश्वव्यजा सा विश्वकर्मा विश्वव्यजा इति विश्वव्यजः विश्वकर्मा विश्वकर्मा सा विश्वकर्मा सगोंसं विश्वकर्मा सा विश्वकर्मासम् विश्वकर्मा सगोंसं विश्वकर्मा विश्वकर्मा संप्रचयध्वं मृचयध्वगोंसं विश्वकर्मा विश्वकर्मा संप्रचयध्वं विश्वकर्मा इति विश्वकर्मा संप्रचयध्वं मृचयध्वगोंसं संप्रचयध्वं मृतावरेरतावरेः प्रचयध्वगोंसं संप्रचयध्वं मृतावरेः मृचयध्वं मृतावरेरतावरेः पृच्छ्यध्वं मृच्छ्यध्वं मृतावरेरोर्मिणेरोर्मिणेरतावरेः पृच्छ्यध्वं मृच्छ्यध्वं मृतावरेरोर्मिणेः मधुमत्तमा मधुमत्तमा ऊर्मिणेर्तावरेरतावरेरोर्मिणेर्मधुमत्तमाः मृतावरेरित्युरतावरेः ऊर्मिणेर्मधुमत्तमा मधुमत्तमा ऊर्मिणेरोर्मिणेर्मधुमत्तमा मन्द्रा मन्द्रा मधुमत्तमा ऊर्मिणेरोर्मिणेर्मधुमत्तमा मन्द्राः मधुमत्तमा मन्द्रा मन्द्रा मधुमत्तमा मधुमत्तमा मन्द्रा धनस्य धनस्य मन्द्रा मधुमत्तमा मधुमत्तमा मन्द्रा धनस्य मधुमत्तमा इति मधुमतुत्तमाः धनस्य धनस्य मन्द्रा मन्द्रा धनस्य सातजे सातजे धनस्य मन्द्रा मन्द्रा धनस्य सातजे धनस्य सातजे सातजे धनस्य धनस्य सातजे सोमेन सोमेन सातजे धनस्य धनस्य सातजे सोमेन सातजे सोमेन सोमेन सातजे सातजे सोमेन त्वा सोमेन सातजे सातजे सोमेन त्वा सोमेन त्वा त्वा सोमेन सोमेन त्वा त्वा सोमेन सोमेन त्वा पातलक्ष्मीत लक्ष्म्यात्पातलक्ष्मी आतलक्ष्मित लक्ष्म्यात लक्ष्मीन्द्रायेन्द्रायतलक्ष्म्यात लक्ष्मीन्द्राय लक्ष्मीन्द्रायेन्द्रायतलक्ष्मित लक्ष्मीन्द्रायदधिदधीन्द्रायतलक्ष्मित लक्ष्मीन्द्रायदधि इन्द्रायदधि दधीन्द्रायेन्द्रायदधि विष्णो विष्णो दधीन्द्रायेन्द्रायदधि विष्णो दधि विष्णो विष्णो दधि दधि विष्णो हव्यगो हव्यं विष्णो दधि दधि विष्णो हव्यम् विष्णो हव्यगुं हव्यं विष्णो विष्णो हव्यगुं रक्षस्व रक्षस्व हव्यं विष्णो विष्णो हव्यगुं रक्षस्व विष्णो इति विष्णो हव्यगुं रक्षस्व रक्षस्व हव्यगुं हव्यगुं रक्षस्व रक्षस्वेति रक्षस्व कर्मणे वां वां कर्मणे कर्मणे वां देवेभ्यो देवेभ्यो वां कर्मणे कर्मणे वां देवेभ्यः वां देवेभ्यो देवेभ्यो वां वां देवेभ्यश्च केयगं शकेयं देवेभ्यो वां वां देवेभ्यश्च केयं देवेभ्यश्च केयगं शकेयं देवेभ्यो देवेभ्यश्च केयं वेषाय वेषाय शकेयं देवेभ्यो देवेभ्यश्च केयं वेषाय शकेयं वेषाय वेषाय शकेयगं शकेयं वेषायत्वात्त्वा वेषाय शकेयगं शकेयं वेषायत्वा वेषायत्वात्त्वा वेषाय वेषायत्वा प्रत्युष्टं प्रत्युष्टं त्वा वेषाय वेषायत्वा प्रत्युष्टं प्रत्युष्टं प्रत्युष्टं त्वा त्वा प्रत्युष्टगो रक्ष रक्षः प्रत्युष्टं त्वा त्वा प्रत्युष्टगो रक्षः प्रत्युष्टगं रक्ष रक्षः प्रत्युष्टं प्रत्युष्टगं रक्षः प्रत्युष्टाः प्रत्युष्टा रक्षः प्रत्युष्टं प्रत्युष्टगं रक्षः प्रत्युष्टाः प्रत्युष्टमिति प्रति रक्षः प्रत्युष्टाः प्रत्युष्टा रक्ष रक्षः प्रत्युष्टा अरातयो रातयः प्रत्युष्टा रक्ष रक्षः प्रत्युष्टा अरातयः प्रत्युष्टा अरातयो रातयः प्रत्युष्टाः प्रत्युष्टा अरातयो धूर्वधूर्वारातयः प्रत्युष्टाः प्रत्युष्टा अरातयो धूः प्रत्युष्टा इति प्रति पृष्टाः रातयो धूर्धूररातयो रातयो धूरस्य सि धूररातयो रातयो धूरसि धूरस्य सि धूर्धूरसि धूर्वधूर्वासि धूर्धूरसि धूर्वासि धोर्वधोर्वन्तं धोर्वन्तं धोर्वन्तं धोर्वन्तं तन्धोर्वतम् धोर्वतम् तन्धोर्वधोर्वतम् यो यस्तन्धोर्वधोर्वतम् यः यो यस्तन्तम् योऽस्मानस्मान यस्तन्तम् योऽस्मान योऽस्मानस्मान यो योऽस्मान् धोर्वति धोर्वत्यस्मान् यो योऽस्मान् धोर्वति स्मान् धोर्वति धोर्वत्यस्मानस्मान् धोर्वति तन्तम् धोर्वत्यस्मानस्मान् धोर्वति तम् धोर्वति तन्तम् धोर्वति धोर्वति तन्धोर्वधोर्वतम् धोर्वति धोर्वति तन्धोर्वधोर्वतम् तन्धोर्वयञ्जन्धोर्वतम् तन्धोर्वयम् धोर्वयञ्जन्धोर्वधोर्वयम् वयम् वयञ्जन्धोर्वधोर्वयम् वयम् यम् वयम् वयञ्जञ्जम् वयम् धोर्वामोधोर्वामो वयञ्जञ्जम् वयम् धोर्वामः वयम् धोर्वामोधोर्वामो वयम् वयम् धोर्वामस्वम् त्वम् धोर्वामो वयम् वयम् धोर्वामस्वम् धोर्वामस्वम् त्वम् धोर्वामो धोर्वामस्वम् देवानाम् देवानाम् त्वम् धोर्वामो धोर्वामस्वम् देवानाम् त्वम् देवानाम् देवानाम् त्वम् देवानामस्य देवानाम् त्वम् देवानामसि देवानामस्य देवानाम् देवानामसि सस्नितमगो सस्नितममसि देवानाम् देवानामसि सस्नितमम् अस्य सस्नितमगो सस्नितममस्य सस्नितमम् वप्रतमम् वप्रतमगो सस्नितममस्य सस्नितमम् वप्रतमम् सस्नितमम् वप्रतमम् वप्रतमगो सस्नितमगो सस्नितमम् वप्रतमञ्जुष्टतमञ्जुष्टतमम् वप्रतमगो सस्नितमगो सस्नितमम् वप्रतमञ्जुष्टतमम् सस्नितममिति सस्नितमम् वप्रतमञ्जुष्टतमञ्जुष्टतमम् वप्रतमम् वप्रतमञ्जुष्टतमम् वह्नितमम् वह्नितमञ्जुष्टतमम् वप्रतमम् वप्रतमञ्जुष्टतमम् वह्नितमम् अप्रतममिति पप्रीतमम् ष्टतमम् वह्नितमम् वह्नितमञ्जुष्टतमञ्जुष्टतमम् वह्नितमम् देवहूतमम् देवहूतमम् वह्नितमञ्जुष्टतमञ्जुष्टतमम् वह्नितमम् देवहूतमम् दुष्टतममिति जुष्टातमम् वह्नितमम् देवहूतमम् देवहूतमम् वह्नितमम् वह्नितमम् देवहूतममहृतमहृतम् देवहूतमम् वह्नितमम् वह्नितमम् देवहूतममहृतम् वह्नितममिति वह्नितमम् देवहूतममहृतमहृतम् देवहूतमम् देवहूतममहृतमस्य हृतम् देवहूतमम् देवहूतममहृतमसि देवहूतममिति देवहूतमम् हृतमस्य हृतमहृतमसि हवृद्धानकम् हवृद्धानमस्य हृतमहृतमसि हवृद्धानम् असि हविर्धानगुम् हविर्धानमस्य सि हविर्धानन्द्रगुम्हस्व दृगुम्हस्व हविर्धानमस्य सि हविर्धानन्द्रगुम्हस्व हविर्धानन्द्रगोहस्व दृगोहस्व हविर्धानगो हविर्धानन्द्रगोहस्व मातृगोहस्व हविर्धानगो हविर्धानन्द्रगोहस्व मागुम्हस्व हविः धानम् मित्रस्य मित्रस्य मित्रस्य मित्रस्य मित्रस्य मित्रस्य त्वात्वा मित्रस्य मित्रस्य त्वा मित्रस्य त्वात्वा मित्रस्य मित्रस्य त्वा चक्षुषा चक्षुषा त्वा मित्रस्य मित्रस्य त्वा चक्षुषा चक्षुषा त्वात्वा चक्षुषा प्रप्रचक्षुषा त्वा त्वा चक्षुषा प्राचक्षुषा प्रप्रचक्षुषा चक्षुषा प्रेक्ष ईक्षे प्रचक्षुषा चक्षुषा प्रेक्षे प्रेक्ष ईक्षे प्रप्रेक्षे मामेक्षे प्रप्रेक्षे मा ईक्षे मामेक्ष ईक्षे माभेर्भेर्मेक्ष ईक्षे माभे हिगुंसिषगुं हिगुंसिषं त्वात्वा हिगुंसिषमुरो हिगुंसिषं त्वात्वा हिगुंसिषमुरो हिगुंसिषमुरो हिगुंसिषगुं हिगुंसिषं त्वात्वा हिगुंसिषमुरो हिगुंसिषमुरो हिगुंसिषगुं हिगुंसिषं त्वात्वा हिगुंसिषमुरो हिगुंसिषमुरो हिगुंसिषगुं हिगुंसिषं त्वात्वा हिगुंसिषमुरो हिगुंसिषमुरो हिगुंसिषगुं हिगुंसिषं त्वात्वा हिगुंसिषमुरो हिगुंसिषमुरो हिगुंसिषगुं हिगुंसिषं त्वात्वा हिगुंसिषमुरो हिगुंसिषमुरो हिगुंसिषगुं हिगुंसिषं त्वात्वा हिगुंसिषमुरो ह देवस्य त्वा त्वा देवस्य देवस्य त्वा सवितुः सवितुस्त्वा देवस्य देवस्य त्वा सवितुः त्वा सवितुः सवितुस्त्वात्त्वा सवितुः प्रसवे प्रसवे सवितुस्त्वात्त्वा सवितुः प्रसवे प्रसवे प्रसवे सवितुः सवितुः प्रसवे अश्विनोरश्विनो प्रसवे सवितुः सवितुः प्रसवे अश्विनोः प्रसवे अश्विनोरश्विनो प्रसवे प्रसवे अश्विनो बाहुभ्याम् बाहुभ्यामश्विनो प्रसवे प्रसवे अश्विनोर्बाहुभ्याम् बाहुभ्यामश्विनोरश्विनोर्बाहुभ्याम् कोष्णः पूष्णो बाहुभ्यामश्विनोरश्विनोर्बाहुभ्याम् कोष्णः बाहुभ्याम् कोष्णः पूष्णो बाहुभ्याम् बाहुभ्याम् पूष्णो हस्ताभ्यामो हस्ताभ्याम् पूष्णो बाहुभ्याम् बाहुभ्याम् पूष्णो हस्ताभ्याम् बाहुभ्यामिति बाहु ष्णहस्ताभ्यागो हस्ताभ्याम् पूष्णः पूष्णो हस्ताभ्यामग्नजेऽग्नजे हस्ताभ्याम् पूष्णः पूष्णो हस्ताभ्यामग्नजे हस्ताभ्यामग्नजेऽग्नजे हस्ताभ्यागुम् हस्ताभ्यामग्नजे दुष्टम् दुष्टमग्नजे हस्ताभ्यागुम् हस्ताभ्यामग्नजे दुष्टम् ग्नजेजुष्टञ्जुष्टमग्नजेग्नजेजुष्टन्निर्निर्जुष्टमग्नजेग्नजेजुष्टन्निः निर्निर्जुष्टञ्जुष्टन्निर्वपामि वपामि निर्जुष्टञ्जुष्टन्निर्वपामिपामिनिर्निर्वपाम्यग्नेशोमाभ्यामग्नेशोमाभ्याम् वपामि निर्निर्वपाम्यग्नेशोमाभ्याम् यज्ञेशोमाभ्याम् वपामि वपाम्यग्नेशोमाभ्यामिदमिदमग्नेशोमाभ्याम् वपामि वपाम्यग्नेशोमाभ्यामिदम् अग्नेशोमाभ्यामिदमिदमग्नेशोमाभ्यामग्नेशोमाभ्यामिदम् देवानाम् देवानामिदमग्नेशोमाभ्यामग्नेशोमाभ्यामिदम् देवानाम् अग्नेशोमाभ्यामित्यग्नि सोमाभ्यामिदम् देवानाम् देवानामिदमिदम् देवानामिदमिदम् देवानामिदमिदम् देवानामिदम् देवानामिदमिदम् देवानाम् देवानामिदमुदम् देवानाम् देवानामिदमु इदमुविदमिदमु नो न उविदमिदमु नः उनो न ऊनः सह सह न ऊनः सह सह सह नो न सह स्फात्यै स्फात्यै सह नो न सह स्फात्यै सह स्फात्यै स्फात्यै सह सह स्फात्यै त्वा त्वा स्फात्यै सह सह स्फात्यै त्वा स्फात्यै त्वा त्वा स्फात्यै स्फात्यै त्वाननत्वा स्फात्यै स्फात्यै त्वाना त्वाननत्वा त्वानारात्या त्येन त्वा नारात्यै नारात्येन नारात्येषु वस्सु वररात्येन नारात्येषु वः रात्येषु वस्सु वररात्यारात्येषु वरभ्यभिषु वररात्यारात्येषु वरभि सुवरभ्यभिषु वस्सु वरभिव्यभिषु वस्सु वरभिवि अभिविव्या अभ्यभिविक्षेषं खेषं या अभ्यभिविक्षेषं ङ्क्षेषम् विविक्षेषम् वैश्वानरम् वैश्वानरम् क्षेषम् विविक्षेषम् वैश्वानरम् क्षेषम् वैश्वानरम् वैश्वानरम् क्षेषम् क्षेषम् वैश्वानरम् ज्योतिर्ज्योतिर्वैश्वानरम् क्षेषम् क्षेषम् वैश्वानरम् ज्योतिः वैश्वानरम् ज्योतिर्ज्योतिर्वैश्वानरम् वैश्वानरम् ज्योतिर्गोहन्तान्द्रगोहन्तान् ज्योतिर्वैश्वानरम् वैश्वानरम् ज्योतिर्दृगोहन्ताम् ज्योतिर्दृगुम्हन्तान्द्रगुम्हन्तान् ज्योतिर्ज्योतिर्दृगुम्हन्तान् दुर्यादुर्यादुर्गुम्हन्तान् ृगोहन्तान्द्रुगोहन्तान्द्रुयाद्या वा पृथिव्योर्द्या वा पृथिव्योर्दुर्यादृगोहन्तान्द्रुगोहन्तान्द्रुयाद्या वा पृथिव्योः दुर्याद्या वा पृथिव्योर्द्या वा पृथिव्योर्दुर्यादुर्याद्या वा पृथिव्योरुरुद्या वा पृथिव्योर्दुर्यादुर्याद्या वा पृथिव्योरुरु वा पृथिव्योरुरुद्या वा पृथिव्योर्द्या वा पृथिव्योरुर्वन्तरिक्षमन्तरिक्षमुरुद्या वा पृथिव्योर्द्या वा पृथिव्योरुर्वन्तरिक्ष पृथिव्योरिदित्या वा पृथिव्योः उर्वन्तरिक्षमन्वन्वन्तरिक्षमुरूर्वन्तरिक्षमनो अन्तरिक्षमन्वन्वन्तरिक्षमन्तरिक्षमन्विहिष्यन्वन्तरिक्षमन्तरिक्षमन्विहिष्यन्वन्विह्यदित्या अदित्या इह्यन्वन्विह्यदित्याः अदित्या अदित्या इहेष्यदित्यास्त्वा त्वादित्या इहेष्यदित्यास्त्वा अदित्यास्वोपस्थ उपस्थे त्वादित्या अदित्या स्वोपस्थे उपस्थ उपस्थे त्वा त्वोपस्थे साधयामि साधयाम्युपस्थे त्वा त्वोपस्थे साधयामि उपस्थे साधयामि साधयाम्युपस्थ उपस्थे साधयाम्यग्नेऽग्ने साधयाम्युपस्थ उपस्थे साधयाम्यग्ने उपस्थ इत्युपास्थे साधयाम्यग्नेऽग्ने साधयामि साधयाम्यग्ने हव्यगो हव्यमग्ने साधयामि साधयाम्यग्ने हव्यम् अग्ने हव्यगो हव्यमग्नेऽग्ने हव्यगो रक्षस्व रक्षस्व हव्यमग्नेऽग्ने हव्यगो रक्षस्व हव्यगो रक्षस्व रक्षस्व हव्यगो हव्यगो रक्षस्व रक्षस्वेति रक्षस्व देवो वो वो देवो देवो वस्सविता सविता वो देवो देवो वस्सविता सविता सविता वो वस्सवितो दुत्सविता वो वस्सवितो दुत्सविता सवितोत्पुनातु पुनातुत्सविता सवितोत्पुनातु पुनातु पुनातु दुत्पुनात्वच्छिद्रेणाच्छिद्रेण पुनातुदुत्पुनात्वच्छिद्रेण आत्मच्छिद्रेणाच्छिद्रेण पुनातु पुनात्मच्छिद्रेण पवित्रेण पवित्रेणाच्छिद्रेण पुनातु पुनात्मच्छिद्रेण पवित्रेण छिद्रेण पवित्रेण पवित्रेणाच्छिद्रेणाच्छिद्रेण पवित्रेण वसोर्वसो पवित्रेणाच्छिद्रेणाच्छिद्रेण पवित्रेण वसो पवित्रेण वसोर्वसो पवित्रेण पवित्रेण वसो सूर्यस्य सूर्यस्य वसो पवित्रेण पवित्रेण वसो सूर्यस्य सूर्यस्य सूर्यस्य वसोर्वसो सूर्यस्य रश्मिभिः रश्मिभिः सूर्यस्य वसोर्वसो सूर्यस्य रश्मिभिः सूर्यस्य रश्मिभिः रश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिरापो रश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिरापः रश्मिभिराप आपो रश्मिभिः रश्मिभिरापो देवीर्देवीरापो रश्मिभिः रश्मिभिरापो देवी रश्मिभिरिति रश्मिभिः आपो देवीर्देवीराप आपो देवीरग्रेपुवो अग्रेपुवो देवीराप आपो देवीरग्रेपुवः देवीरग्रेपुवो अग्रेपुवो देवीर्देवीरग्रेपुवो अग्रेपुवो ग्रेपुवो ग्रेपुवो देवीर्देवीरग्रेपुवो अग्रेपुवः अग्रेपुवो अग्रेगुवो ग्रेगुवो ग्रेपुवो अग्रेपुवो अग्रेगुवो ग्रे ग्रे ग्रेगुवो ग्रेपुवो अग्रेपुवो अग्रेगुवो ग्रे अग्रेपुव इत्यग्रे ग्रेगुवो ग्रे ग्रे ग्रेगुवो ग्रेगुवो ग्र इमामिममग्रे ग्रेगुवो ग्रेगुवो ग्र इमम् ग्रेगुव इत्यग्रे ग्र इमममग्रे ग्र इमं यज्ञं यज्ञमिममग्रे ग्र इमं यज्ञम् इमं यज्ञं यज्ञमिममिमं यज्ञं नयत नयत यज्ञमिममिमं यज्ञं नयत यज्ञं नयत नयत यज्ञं यज्ञं नयताग्रे ग्रे नयत यज्ञं यज्ञं नयताग्रे यताग्रे ग्रे नयत नयताग्रे यज्ञपतिं यज्ञपतिमग्रे नयत नयताग्रे यज्ञपतिम् अग्रे यज्ञपतिं यज्ञपतिमग्रे ग्रे यज्ञपतिं धत्त धत्त यज्ञपतिमग्रे ग्रे यज्ञपतिं धत्त यज्ञपतिं धत्त धत्त यज्ञपतिं यज्ञपतिं धत्त युष्मानु युष्मान् धत्त यज्ञपतिं यज्ञपतिं धत्त युष्मान् यज्ञपतिमिति यज्ञपतिम् युष्मानु युष्मान् धत्त धत्त युष्मानिन्द्र इन्द्रो युष्मान् धत्त धत्त युष्मानिन्द्रः युष्मानिन्द्र इन्द्रो युष्मान् युष्मानिन्द्रो वृणीता वृणीतेन्द्रो युष्मान् युष्मानिन्द्रो वृणीता इन्द्रो वृणीता वृणीतेन्द्र इन्द्रो वृणीत वृत्रदूर्ये वृत्रदूर्ये वृणीतेन्द्र इन्द्रो वृणीत वृत्रदूर्ये वृणीत वृत्रदूर्ये वृत्रदूर्ये वृणीता वृणीत वृत्रदूर्ये यूयं यूयं वृत्रदूर्ये वृणीता वृणीत वृत्रदूर्ये यूयम् वृत्रदूर्ये यूयं यूयं वृत्रदूर्ये वृत्रदूर्ये यूयमिन्द्रमिन्द्रं यूयं वृत्रदूर्ये वृत्रदूर्ये यूयमिन्द्रम् वृत्रतूर्य इति वृत्रा तूर्ये यूयमिन्द्रमिन्द्रं यूयं यूयमिन्द्रमवृणेध्वमवृणेध्वं यूयं यूयमिन्द्रमवृणेध्वम् इन्द्रमवृणेध्वमवृणेध्वमिन्द्रमिन्द्रमवृणेध्वं वृत्रदूर्ये वृत्रदूर्ये वृणेध्वमिन्द्रमिन्द्रमवृणेध्वं वृत्रदूर्ये वृणेध्वं वृत्रदूर्ये वृत्रदूर्ये वृणेध्वमवृणेध्वं वृत्रदूर्ये प्रोक्षताः प्रोक्षता वृत्रदूर्ये वृणेध्वमवृणेध्वं वृत्रदूर्ये प्रोक्षताः वृत्रदूर्ये प्रोक्षताः प्रोक्षता वृत्रदूर्ये वृत्रदूर्ये प्रोक्षतास्थस्थ प्रोक्षता वृत्रदूर्ये वृत्रदूर्ये प्रोक्षतास्थ वृत्रदूर्य इति वृत्रा तूर्ये प्रोक्षतास्थस्थ प्रोक्षताः प्रोक्षतास्थाग्नये स्थ प्रोक्षताः प्रोक्षतास्थाग्नये प्रोक्षिता इति प्रोक्षिताः स्थाग्नये स्थस्थाग्नये वोवोग्नये स्थस्थाग्नये भोग्नजेवः अग्नजे भो भोग्नजेग्नजे भोजुष्टम् जुष्टम् भोग्नजेग्नजे भोजुष्टम् भोजुष्टम् जुष्टम् भो भोजुष्टम् प्रप्रदुष्टम् भो भोजुष्टम् प्रजुष्टम् प्रप्रजुष्टम् जुष्टम् रोक्षामि युक्षामि प्रजुष्टम् जुष्टम् रोक्षामि रोक्षामि युक्षामि प्रप्रोक्षामि यज्ञेशोमाभ्यामग्निशोमाभ्यामुक्षामि प्रप्रोक्षामि यज्ञेशोमाभ्याम् क्षाम्यग्नेशोमाभ्यागुंसुन्धध्वगुंसुन्धध्वमग्नेशोमाभ्याकुंसुन्धध्वम् नेशोमाभ्यागुंसुन्धध्वगुंसुन्धध्वमग्नेशोमाभ्यामग्नेशोमाभ्यागुंसुन्धध्वम् दैव्यायुन्धध्वन् दैव्याय दैव्याय सुन्धध्वकं सुन्धध्वन् दैव्याय कर्मणे कर्मणे दैव्याय सुन्धध्वकं सुन्धध्वन् दैव्याय कर्मणे दैव्याय कर्मणे कर्मणे दैव्याय दैव्याय कर्मणे देवयज्यायै देवयज्यायै कर्मणे दैव्याय दैव्याय कर्मणे देवयज्यायै देवयज्यायै देवयज्यायै कर्मणे कर्मणे देवयज्याय अवधूतम् अवधूतम् देवयज्यायै कर्मणे कर्मणे देवयज्याय अवधूतम् देवयज्याय अवधूतमवधूतम् देवयज्याजी देवयज्याय अवधूतगो रक्षो रक्षोऽवधूतम् देवयज्याजी देवयज्याय अवधूतगो रक्षः यज्याय इति देवायज्यायै अवधूतगो रक्षो रक्षोऽवधूतमवधूतगो रक्षोऽवधूता अवधूता रक्षोऽवधूतमवधूतगो रक्षोऽवधूताः अवधूतमित्यवधूतम् रक्षोऽवधूता अवधूता रक्षो रक्षोऽवधूता रातयो रातयोऽवधूता रक्षो रक्षोऽवधूता रातयः रातयो रातयोऽवधूता अवधूता रातयोदित्या अदित्या रातयोऽवधूता अवधूता रातयोदित्याः इत्यवधूताः रातयोदित्या अदित्या रातयो रातयोदित्यास्त्वक्वगदित्या रातयो रातयोदित्यास्त्वक् अदित्यास्त्वक्पगदित्या अदित्यास्त्वगस्य सित्वगदित्या अदित्यास्त्वगसि पृथिवी वेत्त्वधिशवनम् वेत्त्वधिशवनमधिशवनम् वेत्त्वेत्त्वधिशवनमस्यस्य धिशवनम् वेत्त्वेत्त्वधिशवनमसि धिशवनमस्यस्य धिशवनमधिशवनमसि वानस्पत्यम् वानस्पत्यमस्य धिशवनमधिशवनमसि वानस्पत्यम् धिशवनमित्यधि सवनम् वानस्पत्यम् वानस्पत्यमस्य शिवानस्पत्यम् प्रति वानस्पत्यमस्य शिवानस्पत्यम् प्रति वानस्पत्यम् प्रति वानस्पत्यम् वानस्पत्यम् प्रतित्वा प्रति वानस्पत्यम् वानस्पत्यम् प्रतित्वा आदित्यास्त्वा प्रतिप्रदित्वादित्यास्त्वगदित्या अदित्यास्त्वग्वेत्तु वेत्तु त्वगदित्या अदित्यास्त्वग्वेत्तु वेत्तु वेत्तु त्वक्पग्वेत्त्वग्नेरग्नेर्वेत्तु त्वक्पग्वेत्त्वग्नेः त्वग्नेरग्नेर्वेत्तु वेत्त्वग्नेस्तनोस्तनोरग्नेर्वेत्तु वेत्त्वग्नेस्तनोरग्नेरग्नेस्तनोरस्य वाचो वाचोऽसि तनोस्तनोरसि वाचः वाचो विसर्जनम् विसर्जनम् वाचो वाचो विसर्जनम् देववीतये देववीतये विसर्जनम् वाचो वाचो विसर्जनम् देववीतये विसर्जनम् देववीतये देववीतये विसर्जनम् विसर्जनम् देववीतये त्वा त्वा देववीतये विसर्जनम् विसर्जनम् देववीतये त्वासर्जनम् देववीतये त्वा त्वा देववीतये देववीतये त्वा गृह्णामि गृह्णामि त्वा देववीतये देववीतये त्वा गृह्णामि देववीतय इति देववीतये गृह्णामि गृह्णामि त्वा गृह्णाम्यद्रिरद्रिर्गृह्णामि त्वा त्वा गृह्णाम्यद्रिः गृह्णाम्यद्रिरद्रिर्गृह्णामि गृह्णाम्यद्रिरस्य दृग्गृह्णामि गृह्णाम्यद्रिरसि द्रिरस्य द्रिरद्रिरसि वानस्पत्यो वानस्पत्यो अस्य द्रिरद्रिरसि वानस्पत्यः शिवानस्पत्यो वानस्पत्यो शिवानस्पत्यस्य स वानस्पत्यो शिवानस्पत्यः सः वानस्पत्यस्य स वानस्पत्यो वानस्पत्यस्य इदमिदगो स वानस्पत्यो वानस्पत्यस्य इदम् इदमिदगं स इदम् देवेभ्य देवेभ्यो देवेभ्य इदम् सस इदम् देवेभ्यः देवेभ्यो देवेभ्य इदमिदम् देवेभ्यो हव्यगो हव्यम् देवेभ्य इदमिदम् देवेभ्यो हव्यम् देवेभ्यो हव्यगम् हव्यम् देवेभ्यो देवेभ्यो हव्यगो सुषमि सुषमि हव्यम् देवेभ्यो देवेभ्यो हव्यगो सुषमि हव्यगो सुषमि सुषमि हव्यगो हव्यगो सुषमि शमिष्व शमिष्व सुषमि हव्यगो हव्यगो सुषमि शमिष्व सुषमि शमिष्व शमिष्व सुषमि सुषमि शमिष्वे शमिषगो शमिष्व सुषमि सुषमि शमिष्वेषम् शमीति सूक्ष्मे शमिष्वे शमिषगो शमिष्व शमिष्वे शमेषगो शमिष्व शमिष्वे शमा शमे शमिषमावद वदे शमिषमावद आवद वदा वदोर्जमूर्जम् वदा वदोर्जम् ऊर्जमूर्जम् वद वदोर्जमूर्जम् वद वदोर्जमा ऊर्जमूर्जमूर्जमावद वदोर्जमूर्जमावद वदद्युमद्युमद्वदावदद्युमतोद्युमद्युमद्वदवदद्युमद्वदतवदद्युमद्वदद्युमद्वदत युमद्वदतवदतद्युमद्युमद्वदत वयम् वयम् वदतद्युमद्युमद्वदत वयम् युमदिद्युमदत वयम् वयम् वदत वदत वयगो सङ्घातगो सङ्घातम् वयम् वदत वदत वयगो सङ्घातम् घातको सङ्घातम् वयम् वयगो सङ्घातम् जेष्म जेष्म सङ्घातम् वयम् वयगो सङ्घातम् जेष्म सङ्घातम् जेष्म जेष्म सङ्घातको सङ्घातम् जेष्म वर्षवृद्धम् वर्षवृद्धम् जेष्म सङ्घातको सङ्घातम् जेष्म वर्षवृद्धम् घातमिति सङ्घातम् जेष्म वर्षवृद्धम् वर्षवृद्धम् जेष्म जेष्म वर्षवृद्धमस्यसि वर्षवृद्धम् जेष्म जेष्म वर्षवृद्धमसि वृषवृद्धमस्यसि वर्षवृद्धम् वर्षवृद्धमसि प्रतिप्रत्यसि वर्षवृद्धम् वृषवृद्धमसि प्रति वृषवृद्धमिति वरुषवृद्धम् असि प्रति प्रत्यस्यसि प्रतित्वा त्वा प्रत्यस्यसि प्रतित्वा त्वा प्रतिप्रतित्वा वृषवृद्धम् वृषवृद्धम् त्वा प्रतिप्रतित्वा वृषवृद्धम् त्वा वृषवृद्धम् वृषवृद्धम् त्वा त्वा वृषवृद्धम् वेत्तु वेत्तु वृषवृद्धम् त्वा त्वा वृषवृद्धम् वेत्तु वृषवृद्धम् वेत्तु वेत्तु वृषवृद्धम् वृषवृद्धम् वेत्तु परापूतम् परापूतम् वेत्तु वृषवृद्धम् वृषवृद्धम् वेत्तु परापूतम् वृषवृद्धमिति वरुषा वृद्धम् वेत्तु परापूतम् परापूतम् वेत्तु वेत्तु परापूतको रक्षो रक्षः परापूतम् वेत्तु वेत्तु परापूतको रक्षः परापूतको रक्षो रक्षः परापूतम् परापूतको रक्षः परापूताः पराभूता रक्षः परापूतम् परापूतको रक्षः पराभूताः परापूतमिति परा रक्षः पराभूताः पराभूता रक्षो रक्षः पराभूता अरातयोरातयः पराभूता रक्षो रक्षः पराभूता अरातयः अरातयो रक्षसाम् अरातयोरक्षसाम् अरा इति पराभूताः अरातयो रक्षसा गो रक्षसाम् अरातयोरातयो रक्षसाम् भागो भागो रक्षसाम् अरातयोरातयो रक्षसाम् भागः रक्षसाम् भागो भागो रक्षसाकं रक्षसाम् भागोऽसि भागो रक्षसाम् भागोऽसि भागोऽस्यसि भागो भागोऽसि वाजुर्वाजुरसि भागो भागोऽसि वायुः सि वाजुर्वाजुरस्यसि वाजुर्वो वो वाजुरस्यसि वायुर्वः वो वो वाजुर्वाजुर्वो विविवो वाजुर्वाजुर्वो वो विविवो वो विविनक्तु विनक्तु विवो वो विविनक्तु विनक्तु विनक्तु विविनक्तु देवो देवो विनक्तु विविनक्तु देवः विनक्तु देवो देवो विनक्तु विनक्तु देवो वो वो देवो विनक्तु विनक्तु देवो वः वो वो वो देवो देवो वत्सविता सविता वो देवो देवो वत्सविता सविता सविता वो वत्सविता हिरण्यपाणिरुहिरण्यपाणिसविता वो वत्सविता हिरण्यपाणिः हिरण्यपाणिरुहिरण्यपाणिः सविता सविता हिरण्यपाणिः प्रतिप्रति हिरण्यपाणिः सविता सविता हिरण्यपाणिः प्रति हिरण्यपाणिः प्रतिप्रति हिरण्यपाणिरुहिरण्यपाणिः प्रति गृह्णातु गृह्णातु प्रति हिरण्यपाणिरुहिरण्यपाणिः प्रति गृह्णातु हिरण्यपाणिरिति हिरण्यपाणिः गृह्णातु गृह्णातु प्रति प्रति गृह्णातु गृह्णातु अवधूतकं रक्षो रक्षोऽवधूतमवधूतकं रक्षोऽवधूता अवधूता रक्षोऽवधूतमवधूतकं रक्षोऽवधूताः अवधूतमित्यवधूतम् रक्षोऽवधूता अवधूता रक्षो रक्षोऽवधूता अरातयोरातयोऽवधूता रक्षो रक्षोऽवधूता अरातयः अवधूता अरातयोरातयोऽवधूता अवधूता अरातयोदित्या अदित्या अरातयोऽवधूता अवधूता अरातयोदित्याः धूता इत्यव धूताः अरातयोदित्या अरित्यास्त्वगस्य सित्वगदित्या अदित्यास्त्वगसि प्रत्यस्य प्राणाय पानाय त्वा त्वा प्राणाय प्राणाय त्वा पानाय पानाय त्वा प्राणाय प्राणाय त्वा पानाय प्राणायेति प्राणाय त्वा पानाय पानाय त्वा त्वा पानाय त्वा त्वा पानाय त्वा त्वा पानाय त्वा पानाय त्वा त्वा पानाय पानाय त्वा व्यानाय व्यानाय त्वा पानाय पानाय त्वा व्यानाय अपानायेत्य पानाय व्यानाय व्यानाय त्वा त्वा व्यानाय त्वा त्वा व्यानाय त्वा त्वा व्यानाय त्वा व्यानाय त्वा त्वा व्यानाय व्यानाय त्वा दीर्घान् दीर्घान् त्वा व्यानाय व्यानाय त्वा दीर्घानायेति अनाय त्वादीर्घान् दीर्घान् त्वा त्वादीर्घामन्मनु दीर्घान् त्वा त्वादीर्घामनु दीर्घामन्मनु दीर्घान् दीर्घामनु प्रसिद्धिम् प्रसिद्धिमनु दीर्घान् दीर्घामनु प्रसिद्धिम् मनु प्रसिद्धिम् प्रसिद्धिमन्वनु प्रसिद्धिमायुष आयुषे प्रसिद्धिमन्वनु प्रसिद्धिमायुषे मायुष आयुषे प्रसिद्धिम् प्रसिद्धिमायुषे धाम् धामायुषे प्रसिद्धिम् प्रसिद्धिमायुषे धाम् प्रसिद्धिमिति प्रासिद्धिम् आयुषेधान् धामायुष आयुषेधान् देवो देवो धामायुष आयुषेधान् देवः धान् देवो देवो धान् धान् देवो वो देवो धान् धान् देवो वः देवो वो देवो देवो वस्सविता सविता वो देवो देवो वस्सविता वस्सविता सविता वो वस्सविता हिरण्यपाणिर्हिरण्यपाणिस्सविता वो वस्सविता हिरण्यपाणिः हिरण्यपाणिर्हिरण्यपाणिस्सविता सविता हिरण्यपाणिः प्रति प्रति हिरण्यपाणिस्सविता सविता हिरण्यपाणिः प्रति हिरण्यपाणिः प्रति हिरण्यपाणिर्हिरण्यपाणिः प्रतिगृह्णातु गृह्णातु प्रति हिरण्यपाणिर्हिरण्यपाणिः प्रतिगृह्णातु हिरण्यपाणिरिति हिरण्या प्रतिगृह्णातु गृह्णातु प्रति प्रतिगृह्णातु गृह्णातु धृष्टिरसि ब्रह्म ब्रह्मासि धृष्टिर्धृष्टिरसि ब्रह्मा ब्रह्म ब्रह्मास्यसि ब्रह्म यच्छ ब्रह्मास्यसि ब्रह्म यच्छ ब्रह्म यच्छ यच्छ ब्रह्म यच्छ पाप यच्छ ब्रह्म यच्छ पाप यच्छ यच्छाग्ने पयच्छ यच्छाग्ने पाग्नेग्निमग्निमग्ने पाग्नेग्निमग्निमग्नेग्ने मामादमामादमग्निमग्नेग्नेग्निमामादम् अग्निमामादमामादमग्निमग्निमामादञ्जहिरह्यामादमग्निमग्निमामादञ्जहि आमादञ्जहि जह्यामादमामादञ्जहिर्यामादमामादञ्जहिनिः आमादमित्यामादम् जहिनिर्निर्जहि जहिनिष्क्रव्यादम् क्रव्यादम् निर्जहि जहिनिष्क्रव्यादम् क्रव्यादम् क्रव्यादम् निर्निष्क्रव्यादगो सेध सेध क्रव्यादम् निर्निष्क्रव्यादगो सेध क्रव्यादगो सेध सेध क्रव्यादम् क्रव्यादगो सेधा सेध क्रव्यादम् क्रव्यादगो सेधा क्रव्यादमिति क्रव्या अदम् सेधा सेध सेधा देवयजम् देवयजमा सेध सेधा देवयजम् आदेवयजम् देवयजमादेवयजम् वहवः देवयजमादेवयजम् वः देवयजम् वहवः देवयजम् देवयजम् वः निर्दग्धम् निर्दग्धम् वह देवयजम् देवयजम् वः निर्दग्धम् देवयजमिति देवायजम् वह निर्दग्धम् निर्दग्धम् वहवः निर्दग्धगो रक्षो रक्षो निर्दग्धम् वहवः निर्दग्धगो रक्षः निर्दग्धगो रक्षो रक्षो निर्दग्धम् निर्दग्धगो रक्षो निर्दग्ध निर्दग्ध रक्षो निर्दग्धम् निर्दग्धगो रक्षो निर्दग्धा रक्षो निर्दग्धा निर्दग्धा रक्षो रक्षो निर्दग्धा अरातयो रातयो निर्दग्धा रक्षो रक्षो निर्दग्धा अरातयः दग्धा अरातयो रातयो निर्दग्धा निर्दग्धा अरातयो ध्रुवम् ध्रुवमरातयो निर्दग्धा निर्दग्धा अरातयो ध्रुवम् निर्दग्धा इति निहि दग्धाः रातयो ध्रुवम् ध्रुवमरातयो रातयो ध्रुवमस्यसि ध्रुवमरातयो रातयो ध्रुवमसि ध्रुवमस्यसि ध्रुवम् ध्रुवमसि पृथिवीम् पृथिवीमसि ध्रुवम् ध्रुवमसि पृथिवीम् पृथिवीमस्यसि पृथिवीन्द्रगोह दृगोह पृथिवीमस्यसि पृथिवीन्द्रगोह पृथिवीन्द्रगुंह दृगुंह पृथिवीम् पृथिवीन्द्रगुंहायुराजुर्दृगुंह पृथिवीम् पृथिवीन्द्रगुंहायुः गोहायुराजुर्दृगोह दृगोहायुर्दृगोह दृगोहायुर्दृगोह दृगोहायुर्दृगोह आयुर्दृगुंह दृगुंहायुराजुर्दृगुंह प्रजाम् प्रजान् दृगुंहायुराजुर्दृगुंह प्रजा प्रजाम् प्रजान् दृगोह दृगोह प्रजान् दृगोह दृगोह प्रजान् दृगोह दृगोह प्रजान् दृगोह प्रजान् दृगुम्हदृगुम्ह प्रजाम् प्रजाम् दृगुम्ह सजातान् सजातान् दृगुम्ह प्रजाम् प्रजाम् दृगुम्ह सजातान् प्रजामिति प्रजाम् सजातान् सजातान् दृगुम्ह दृगुम्ह सजातान् अस्मास्मै सजातान् दृगुम्ह दृगुम्ह सजातानस्मै सजातानस्मास्मै सजातान् सजातानस्मै यजमानाय यजमानायास्मै सजातान् सजातानस्मै यजमानाय जातानिति सा जातान् अस्मै यजमानाय यजमानायास्मास्मै यजमानाय परिपरि यजमानायास्म अस्मै यजमानाय परि यजमानाय परिपरि यजमानाय यजमानाय पर्युहोः परि यजमानाय यजमानाय पर्युहायोः परि पर्योः धर्त्रम् धर्त्रमोह परि पर्योः धर्त्रम् ऊह धर्त्रम् धर्त्रमोहोः धर्त्रमस्यसि धर्त्रमोहोः धर्त्रमसि धर्त्रमस्यसि धर्त्रम् धर्त्रमस्यन्तरिक्षमन्तरिक्षमसि धर्त्रम् धर्त्रमस्यन्तरिक्षम् अस्यन्तरिक्षमन्तरिक्षमस्यस्यन्तरिक्षम् दृगुम्हदृगुम्हान्तरिक्षमस्यस्यन्तरिक्षम् दृगुम्हान्तरिक्षम् दृगोह दृगोहान्तरिक्षमन्तरिक्षम् दृगोह प्राणम् प्राणम् दृगोहान्तरिक्षमन्तरिक्षम् दृगोह प्राणम् दृगुम्ह प्राणम् प्राणम् दृगुम्ह दृगुम्ह प्राणम् दृगुम्ह दृगुम्ह प्राणम् दृगुम्ह दृगुम्ह प्राणम् दृगुम्ह दृगुम्ह प्राणम् प्राणम् प्राणन्द्रगोह दृगोह प्राणम् प्राणन्द्रगोहापानम् पानन्द्रगोह प्राणम् प्राणन्द्रगोहापानम् प्राणमिति प्राणम् पानम् पानन्द्रगोह दृगोहापानन्द्रगोह दृगोहापानन्द्रगोह दृगोहापानन्द्रगोहापानन्द्रगोह दृगुम्हापानम् पानन्द्रगुम्ह सजातान् सजातान् दृगुम्हापानम् पानन्द्रगुम्ह सजातान् पानमित्यपानम् दृगुम्ह सजातान् सजातान् दृगुम्ह दृगुम्ह सजातानस्मास्मै सजातान् दृगुम्ह दृगुम्ह सजातानस्मै सजातानस्मास्मै सजातान् सजातानस्मै यजमानाय यजमानायास्मै सजातान् सजातानस्मै यजमानाय जातानिति सा जातान् अस्मै यजमानाय यजमानायास्मास्मै यजमानाय परिपरि यजमानायास्मास्मै यजमानाय परि यजमानाय परिपरि यजमानाय यजमानाय पर्युहोः परि यजमानाय यजमानाय पर्युहायोः परि पर्योः धरुणम् धरुणमोह परि पर्योः धरुणम् धरुणम् धरुणमो ोः धरुणमस्यसि धरुणमोहोः धरुणमसि धरुणमस्यसि धरुणम् धरुणमसि दिवम् दिवमसि धरुणम् धरुणमसि दिवम् असि दिवम् दिवमस्यसि दिवम् दृगुम्ह दृगुम्ह दिवमस्यसि दिवम् दृगुम्ह दृगोह दृगोह दिवम् दिवम् दृगोह चक्षुश्चक्षुर्दृगोह दिवम् दिवम् दृगोह चक्षुः दृगुम्ह चक्षुश्चक्षुर्दृगुम्ह दृगुम्ह चक्षुर्दृगुम्ह दृगुम्ह चक्षुर्दृगुम्ह दृगुम्ह चक्षुर्दृगुम्ह चक्षुर्दृगोह दृगोह चक्षुश्चक्षुर्दृगोह श्रोत्रज्ञश्रोत्रम् दृगोह चक्षुश्चक्षुर्दृगोह श्रोत्रम् श्रोत्रग्श्रोत्रम् दृगुम्ह दृगुम्ह श्रोत्रम् दृगुम्ह दृगुम्ह श्रोत्रम् दृगुम्ह दृगुम्ह श्रोत्रम् दृगुम्ह श्रोत्रम् दृगोह दृगोह श्रोत्रज्ञश्रोत्रम् दृगोह सजातान् सजातान् दृगोह श्रोत्रज्ञश्रोत्रम् दृगोह सजातान् दृगुम्ह सजातान् सजातान् दृगुम्ह दृगुम्ह सजातानस्मास्मै सजातान् दृगुम्ह दृगुम्ह सजातानस्मै सजातानस्मास्मै सजातान् सजातानस्मै यजमानाय यजमानायास्मै सजातान् सजातानस्मै यजमानाय जातानिति सा जातान् अस्मै यजमानाय यजमानायास्मास्मै यजमानाय परिपरि यजमानायास्मास्मै यजमानाय परि यजमानाय परिपरि यजमानाय यजमानाय पर्युहोः परि यजमानाय यजमानाय पर्युहायोः परि पर्योः धर्म धर्मोः परि पर्योः धर्मा ऊह धर्म धर्मोः धर्मास्यसि धर्मोः धर्मासि धर्मास्यसि धर्म धर्मासि दिशो दिशोऽसि धर्म धर्मासि दिशः सि दिशो दिशोऽस्यसि दिशो दृगुम्ह दृगुम्ह दिशोऽस्यसि दिशो दृगुम्ह दिशो दृगुम्ह दृगुम्ह दिशो दिशो दृगुम्ह योनिं योनिं दृगुम्ह दिशो दिशो दृगुम्ह योनिं दृगुम्ह योनिं योनिं दृगुम्ह दृगुम्ह योनिं दृगुम्ह दृगुम्ह योनिं दृगुम्ह दृगुम्ह योनिं दृगुम्ह योनिं दृगुम्ह दृगुम्ह योनिं योनिं दृगुम्ह प्रजां प्रजां दृगुम्ह योनिं योनिं दृगुम्ह प्रजां दृगुम्ह प्रजां प्रजां दृगुम्ह दृगुम्ह प्रजां दृगुम्ह दृगुम्ह प्रजां दृगुम्ह दृगुम्ह प्रजां दृगुम्ह प्रजां दृगोह दृगोह प्रजां प्रजां दृगोह सजातान् सजातान् दृगोह प्रजां प्रजां दृगोह सजातान् प्रजामिति प्राजां दृगोह सजातान् सजातान् दृगोह दृगोह सजातानस्मास्मै सजातान् दृगोह दृगोह सजातानस्मै सजातानस्मास्मै सजातान् सजातानस्मै यजमानाय यजमानायास्मै सजातान् सजातानस्मै यजमानाय सजातानिति सा जातान् अस्मै यजमानाय यजमानाय यजमानायास्मा अस्मै यजमानाय परिपरि यजमानायास्मा अस्मै यजमानाय परि यजमानाय परिपरि यजमानाय यजमानाय पर्योः हपरि यजमानाय यजमानाय पर्योः पर्योः परिपर्योः चितस्थित ऊह परिपर्योः चितः चितश्चित ऊह चितस्थस्थ चित ऊह चितस्थ चितस्थस्थ चितश्चितस्थ प्रजाम् प्रजागुस्थ चितश्चितस्थ प्रजाम् प्रजाम् प्रजागुस्थस्थ प्रजामस्मा अस्मै प्रजागुस्थस्थ प्रजामस्मै प्रजामस्मा अस्मै प्रजाम् प्रजामस्मै रयिम् रयिमस्मै प्रजाम् प्रजामस्मै रयिम् प्रजामिति प्राजाम् अस्मै रयिम् रयिमस्मा अस्मै रयिमस्मा अस्मै रयिमस्मा अस्मै रयिमस्मै रयिमस्मास्मै रयिगो रयिमस्मै सजातान् सजातानस्मै रयिगो रयिमस्मै सजातान् अस्मै सजातान् सजातानस्मा अस्मै सजातानस्मास्मै सजातानस्मास्मै सजातानस्मै सजातानस्मास्मै सजातान् सजातानस्मै यजमानाय यजमानायास्मै सजातान् सजातानस्मै यजमानाय सजातानिति सा जातानस्मै यजमानाय यजमानायास्मास्मै यजमानाय परिपरि यजमानायास्मास्मै यजमानाय परि यजमानाय परिपरि यजमानाय यजमानाय पर्योः हपरि यजमानाय यजमानाय पर्योः पर्योः हपरि पर्योः भृगूणाम् भृगूणामोह परिपर्योह भृगूणाम् ओह भृगूणाम् भृगूणामोह भृगूणामङ्गिरसामङ्गिरसाम् भृगूणामोह भृगूणामङ्गिरसामङ्गिरसाम् भृगूणाम् भृगूणामङ्गिरसान् तपसा तपसाङ्गिरसाम् भृगूणाम् भृगूणामङ्गिरसान् तपसाङ्गिरसान् तपसा तपसाङ्गिरसामङ्गिरसान् तपसा तप्यध्वम् तप्यध्वम् तपसाङ्गिरसामङ्गिरसान् तपसा तप्यध्वम् तपसा तप्यध्वम् तप्यध्वम् तपसा तपसा तप्यध्वम् यानि तप्यध्वम् तपसा तपसा तप्यध्वम् यानिध्वम् यानि यानि तप्यध्वम् तप्यध्वम् यानि घर्मे घर्मे यानि तप्यध्वम् तप्यध्वम् यानि घर्मे यानि घर्मे घर्मे यानि यानि घर्मे कपालानि कपालानि घर्मे यानि यानि घर्मे कपालानि घर्मे कपालानि कपालानि घर्मे घर्मे कपालान्युपजन्वन्त्युपजन्वन्ति कपालानि घर्मे घर्मे कपालान्युपजन्वन्ति कपालान्युपजन्वन्त्युपजन्वन्ति कपालानि कपालान्युपजन्वन्ति वेधसा वेधस उपजन्वन्ति कपालानि कपालान्युपजन्वन्ति वेधसः उपजन्वन्ति वेधसो वेधस उपजन्वन्ति उपजन्वन्ति वेधसः उपजन्वन्तीत्युपाशन्वन्ति वेधस इति वेधसः पोष्णस्तानि तानि पोष्णः पोष्णस्तान्यप्यपितानि पोष्णः पोष्णस्तान्यपि तान्यप्यपितानि तान्यपि व्रते व्रते पितानि तान्यपि व्रते व्रते व्रतेऽप्यपि व्रत इन्द्रवायु इन्द्रवायु व्रतेऽप्यपि व्रत इन्द्रवायु व्रत इन्द्रवायु इन्द्रवायु व्रते व्रत इन्द्रवायु विवीन्द्रवायु व्रते व्रत इन्द्रवायु इन्द्रवायु विवीन्द्रवायु इन्द्रवायु विमुञ्चताम् मुञ्चताम् वीन्द्रवायु इन्द्रवायु विमुञ्चताम् इन्द्रवायु इतीन्द्रवायु विमुञ्चताम् मुञ्चताम् विमुञ्चताम् चतामिति मुञ्चताम् वपामि वपामि सगो संवपामि सगो संवपामि सगो संवपामि सम् वपामि सगो संवपामि वपामि समापहापस्संवपामि वपामि समापः समापहापस्सगो समापो अद्भिरद्भिरापस्सगो समापो अद्भिः आपो अद्भिरद्भिराप आपो अद्भिरग्मताग्मताद्भिराप आपो अद्भिरग्मताद्भिरग्मताग्मताद्भिरद्भिरग्मत सगो समग्मताद्भिरद्भिरग्मत सम् अद्भिरित्यतोभिः मत सगो समग्मताग्मत समोषधय समग्मताग्मत समोषधयः औषधय ओषधय सगो समोषधयो रसे नरसे नौषधय सगो समोषधयो रसे न औषधयो रसे नरसे नौषधय औषधयो रसेन सगो सगो रसे नौषधय औषधयो रसेन सम् रसेन सगो सगो रसे नरसेन सगो रेवती रेवती सगो रसे नरसेन सगो रेवती सगो रेवती रेवती सगो सगो रेवतीर्जगतीभिर्जगतीभिः रेवती सगो सगो रेवतीर्जगतीभिः रेवतीर्जगतीभिर्जगतीभिः रेवती रेवतीर्जगतीभिर्मधुमतीर्मधुमतीर्जगतीभिः रेवतीर्जगतीभिर्मधुमतीर्मधुमतीर्जगतीभिर्मधुमतेर्मधुमतीर् मधुमतेभ्यो भ्यसृद्यध्वं सृज्यध्वमद्भ्यः परिपर्यद्भ्यसृद्यध्वं सृज्यध्वमद्भ्यः परि अद्भ्यः परिपरियद्भ्योऽद्भ्यः परिप्रजाताः प्रजाताः परियद्भ्योऽद्भ्यः परिप्रजाताः परिप्रजाताः प्रजाताः परिपरिप्रजातास्थस्थ प्रजाताः परिपरिप्रजातास्थ प्रजातास्थस्थ प्रजाताः प्रजातास्थ सगुंसग्स्थ प्रजाताः प्रजातास्थसम् प्रजाता इति प्राजाताः सगुंसग्स्थस्थसमद्भिरद्भिस्सग्स्थस्थसमद्भिः समद्भिरद्भिः सगोंसमद्भिः पृच्छ्यध्वम् पृच्छ्यध्वमद्भिः सगोंसमद्भिः पृच्छ्यध्वम् अद्भिः पृच्छ्यध्वम् पृच्छ्यध्वमद्भिरद्भिः पृच्छ्यध्वम् जनयत्यै जनयत्यै पृच्छ्यध्वमद्भिरद्भिः पृच्छ्यध्वम् जनयत्यै पृच्छ्यध्वञ्जनयत्यै जनयत्यै पृच्छ्यध्वम् पृच्छ्यध्वम् जनयत्यै त्वा जनयत्यै पृच्छ्यध्वम् पृच्छ्यध्वम् जनयत्यै त्वा जनयत्यै त्वा जनयत्यै जनयत्यै त्वा संयोमियोमिसंयोम्यग्नये यौमि यौम् यज्ञये त्वा त्वाग्नये यौमि यौम् यज्ञये त्वाग्नेशोमाभ्यामग्नेशोमाभ्यान् त्वाग्नजेग्नये त्वाग्नेशोमाभ्याम् वाग्नेशोमाभ्यामग्नेशोमाभ्यान् त्वा त्वाग्नेशोमाभ्याम् मखस्य मखस्याग्नेशोमाभ्यान् त्वा त्वाग्नेशोमाभ्याम् मखस्य अग्नेशोमाभ्याम् मखस्य मखस्याग्नेशोमाभ्यामग्नेशोमाभ्याम् मखस्य शिरशिरो मखस्याग्नेशोमाभ्यामग्नेशोमाभ्याम् मखस्य शिरः अग्नेशोमाभ्यामित्यग्नि सोमाभ्याम् मखस्य शिरशिरो मखस्य मखस्य शिरोऽस्य शिशिरो मखस्य मखस्य शिरोऽसि शिरोऽस्य शिशिरशिरोऽसि घर्मो घर्मो शिशिरशिरोऽसि घर्मः सि घर्मो घर्मोऽस्य सि घर्मोऽस्य घर्मोऽस्य घर्मोऽसि घर्मोऽस्य सि घर्मो घर्मोऽसि विश्वाजुर्विश्वाजुरसि घर्मो घर्मोऽसि विश्वायुः सि विश्वाजुर्विश्वाजुरस्यसि विश्वायुरुरुर्विश्वाजुरस्यसि विश्वायुरुरु विश्वाजुरुरुर्विश्वाजुर्विश्वाजुरुरुप्रथस्व प्रथस्वोरु विश्वाजुर्विश्वाजुरुरुप्रथस्व विश्वायुरिति विश्वायुः रुप्रथस्व प्रथस्वोरुप्रथस्वोरुप्रथस्वोरुप्रथस्वोरु प्रथस्वोरुप्रथस्व प्रथस्वोरुते त उरुप्रथस्व प्रथस्वोरुते उरुते त उरुरुते यज्ञपदरि यज्ञपतिस्त उरुरुते यज्ञपतिः यज्ञपदरि यज्ञपतिस्तेते यज्ञपतिः प्रथतां प्रथतां यज्ञपतिस्तेते यज्ञपतिः प्रथतां यज्ञपतिः प्रथतां प्रथतां यज्ञपदरि यज्ञपतिः प्रथतां त्वचं त्वचं प्रथतां यज्ञपदरि यज्ञपतिः प्रथतां त्वचम् यज्ञपतिरिति यज्ञपतिः प्रथतां त्वचं त्वचं प्रथतां प्रथतां त्वचं गृह्णेष्व गृह्णेष्व त्वचं प्रथतां प्रथतां त्वचं गृह्णेष्व त्वचं गृह्णेष्व गृह्णेष्व त्वचं त्वचं गृह्णेष्वान्तरितमन्तरितं गृह्णेष्व त्वचं त्वचं गृह्णेष्वान्तरितं गृह्णेष्वान्तरितमन्तरितं गृह्णेष्व गृह्णेष्वान्तरितकं रक्षो रक्षोऽन्तरितं गृह्णेष्व गृह्णेष्वान्तरितकं रक्षः अन्तरितगो रक्षो रक्षोऽन्तरितमन्तरितगो रक्षोऽन्तरितान्तरिता रक्षोऽन्तरितमन्तरितगो रक्षोऽन्तरिताः अन्तरितमित्यन्तः इदम् रक्षोऽन्तरितान्तरिता रक्षो रक्षोऽन्तरिता रातयो रातयोऽन्तरिता रक्षो रक्षोऽन्तरिता रातयः अन्तरिता रातयो रातयोऽन्तरिता अन्तरिता रातयो देवो देवो रातयोऽन्तरिता अन्तरिता रातयो देवः अन्तरिता इत्यन्तः इताः रातयो देवो देवो रातयो रातयो देवस्वात्त्वा देवो रातयो रातयो देवस्वा देवस्वात्त्वा देवो देवस्त्वा सविता सवितात्त्वा देवो देवस्त्वा सविता सविता सविताश्रवयतु श्रवयतु सविता सविताश्रवयतु सविताश्रवयतु श्रवयतु सविता सविताश्रवयतु वरिष्ठे वरिष्ठे श्रवयतु सविता सविताश्रवयतु वरिष्ठे श्रवयतु वरिष्ठे वरिष्ठे श्रवयतु श्रवयतु वरिष्ठे अध्यधि वरिष्ठे श्रवयतु श्रवयतु वरिष्ठे अधि वरिष्ठे अध्यधि वरिष्ठे वरिष्ठे अधिनाके नाके वरिष्ठे वरिष्ठे अधिनाके अधिनाके नाके अधिनाके निरग्निर्नाके केऽग्निः नागेऽग्निरग्निर्नाकेनागेऽग्निस्तेऽग्निर्नाकेनागेऽग्निस्ते अग्निस्तेऽग्निरग्निस्ते तनुवं तनुवन्तेऽग्निरग्निस्ते तनुवम् तनुवं तनुवन्ते ते तनुवं मा तनुवन्ते ते तनुवं मा तनुवं मा तनुवं तनुवं मात्यति मा तनुवं तनुवं माति मात्यति मा माति धागति मा माति धागत्यति धागग्नेऽग्ने धागत्यति धागग्ने धागग्ने हव्यगो हव्यमग्ने अग्ने धाग्धाग्ने हव्यम् अग्ने हव्यगो हव्यमग्ने अग्ने हव्यगो रक्षस्व रक्षस्व हव्यमग्ने अग्ने हव्यगो रक्षस्व हव्यगो रक्षस्व रक्षस्व हव्यगो हव्यगो रक्षस्व सगो सगो रक्षस्व हव्यगो हव्यगो रक्षस्व सम् रक्षस्व सगो सगो रक्षस्व रक्षस्व सम् ब्रह्मणा ब्रह्मणा सगो रक्षस्व रक्षस्व सम् ब्रह्मणा ब्रह्मणा ब्रह्मणा सगो सम् ब्रह्मणा वृच्छयस्व वृच्छयस्व ब्रह्मणा सगो सम् ब्रह्मणा वृच्छयस्व ब्रह्मणा वृच्छयस्व वृच्छयस्व ब्रह्मणा ब्रह्मणा वृच्छयस्वैकतायैकताय वृच्छयस्व ब्रह्मणा ब्रह्मणा वृच्छयस्वैकताय वृच्छयस्वैकतायैकताय वृच्छयस्व वृच्छयस्वैकताय स्वाहा स्वाहैकताय वृच्छयस्व वृच्छयस्वैकताय स्वाहाय स्वाहा स्वाहैकतायैकताय स्वाहा द्विताय द्विताय स्वाहैकतायैकताय स्वाहा द्विताय स्वाहा द्विताय द्विताय स्वाहा स्वाहा द्विताय स्वाहा स्वाहा द्विताय स्वाहा स्वाहा द्विताय स्वाहा द्विताय स्वाहा स्वाहा द्विताय द्विताय स्वाहा त्रिताय त्रिताय स्वाहा त्रिताय त्रिताय त्रिताय स्वाहा स्वाहा त्रिताय स्वाहा स्वाहा त्रिताय स्वाहा स्वाहा त्रिताय स्वाहा त्रिताय स्वाहा स्वाहा त्रिताय त्रिताय स्वाहा स्वाहेति स्वाहा ददे दद आदद इन्द्रस्येन्द्रस्य दद आदद इन्द्रस्य इन्द्रस्येन्द्रस्य ददे दद इन्द्रस्य बाहुर्बाहुरिन्द्रस्य ददे दद इन्द्रस्य बाहुः इन्द्रस्य बाहुर्बाहुरिन्द्रस्येन्द्रस्य बाहुरस्य सि बाहुरिन्द्रस्येन्द्रस्य बाहुरसि बाहुरस्य सि बाहुर्बाहुरसि दक्षिणो दक्षिणो सि बाहुर्बाहुरसि दक्षिणः दक्षिणो दक्षिणस्य सि दक्षिणः सहस्रभृष्टिः सहस्रभृष्टिर्दक्षिणस्य सि दक्षिणः सहस्रभृष्टिः दक्षिणः सहस्रभृष्टिः सहस्रभृष्टिर्दक्षिणो दक्षिणः सहस्रभृष्टिः शततेजः सहस्रभृष्टिः शततेजः शततेजः सहस्रभृष्टिः सहस्रभृष्टिः शततेजः वायुर्वायुः शततेजः सहस्रभृष्टिः सहस्रभृष्टिः शततेजः वायुः सहस्रभृष्टिरिति सहस्रभृष्टिः शततेजः वायुर्वायुः शततेजः शततेजः वायुरस्य वायुः शततेजः शततेजः वायुरसि शततेजः इति शततेजः वायुरस्य वायुर्वायुरसि दिग्मतेजास्तिग्मतेजः असि वायुर्वायुरसि दिग्मतेजाः दिग्मतेजास्तिग्मतेजः अस्यसि दिग्मतेजाः पृथिवी पृथिवी दिग्मतेजाः अस्यसि दिग्मतेजाः पृथिवी दिग्मतेजाः पृथिवी पृथिवी दिग्मतेजास्तिग्मतेजाः पृथिवी देवयजनि देवयजनि पृथिवी दिग्मतेजास्तिग्मतेजाः पृथिवी देवयजनि दिग्मतेजा इति दिग्मातेजः पृथिवी देवयजनि देवयजनि पृथिवी पृथिवी देवयजन्योषध्या औषध्या देवयजनि पृथिवी पृथिवी देवयजन्योषध्याः देवयजन्योषध्या औषध्या देवयजनि देवयजन्योषध्यास्ते औषध्या देवयजनि देवयजन्योषध्यास्ते देवयजनीति देवयजनि औषध्यास्ते औषध्या औषध्यास्ते मूलम् मूलम् त औषध्या औषध्यास्ते मूलम् ते मूलम् मूलन्ते ते मूलम् मा मूलन्ते ते मूलम् मा मूलम् मा मा मूलम् मूलम् माहिगुंशिषगुं हिगुंशिषम् मा मूलम् मूलम् माहिगुंशिषम् माहिगुंशिषगुं हिगुंशिषम् मा माहिगुंशिषमपहतो हिगुंशिषम् मा माहिगुंशिषमपहतः हिगुंशिषमपहतोपहतो हिगुंशिषगुं हिगुंशिषमपहतो रुररुरपहतो हिगुंशिषगुं हिगुंशिषमपहतो ररुः अपहतो रुररुररुरपहतोपहतो ररुः पृथिव्यै पृथिव्या अररुरपहतोपहतो ररुः पृथिव्यै अपहत इत्यपाहतः ररुः पृथिव्यै पृथिव्या अररुररुः पृथिव्यै व्रजम् व्रजम् पृथिव्या अररुररुः पृथिव्यै व्रजम् पृथिव्यै व्रजम् व्रजम् पृथिव्यै पृथिव्यै व्रजम् गच्छ गच्छ व्रजम् पृथिव्यै पृथिव्यै व्रजम् गच्छ व्रजम् गच्छ गच्छ व्रजम् व्रजम् गच्छ गोस्थानम् गोस्थानम् गच्छ व्रजम् व्रजम् गच्छ गोस्थानम् गोस्थानम् गोस्थानम् गच्छ गच्छ गोस्थानम् वर्षतु वर्षतु गोस्थानम् गच्छ गच्छ गोस्थानम् वर्षतु गोस्थानम् वर्षतु वर्षतु गोस्थानम् गोस्थानम् वर्षतु ते वर्षतु गोस्थानम् गोस्थानम् वर्षतु ते गोस्थानमिति गोस्थानम् वर्षतु ते ते वर्षतु वर्षतु ते द्यौद्यौस्ते वर्षतु वर्षतु ते द्यौः द्यौद्यौस्ते ते द्यौर्पधानपधान द्यौस्ते ते द्यौर्पधानपधान द्यौर्द्यौर्पधान देव देव पधान द्यौर्द्यौर्पधान देव पधान देव देव पधान पधान देव सवितः सवितर्देव पधान पधान देव सवितः सवितः सवितर्देव देव सवितः परमस्याम् परमस्यागो सवितः सवितर्देव देव सवितः परमस्याम् सवितः परमस्याम् परमस्यागुम् सवितः सवितः परमस्याम् परावति परावति परमस्यागुम् सवितः सवितः परमस्याम् परावति परमस्याम् परावति परावति परमस्याम् परमस्याम् परावति शतेन शतेन परावति परमस्याम् परमस्याम् परावति शतेन परावति शतेन शतेन परावति परावति शतेन पाशैः पाशैः शतेन परावति परावति शतेन पाशैः पावतीति परावति शतेन पाशैः पाशैः शतेन शतेन पाशैर्योयः पाशैः शतेन शतेन पाशैर्यः पाशैर्योयः पाशैः पाशैर्योऽस्मानस्मानयः पाशैः पाशैर्योऽस्मानोऽस्मानस्मान् योऽस्मान् द्वेष्टि द्वेष्ट्यस्मान् योऽस्मान् द्वेष्टि अस्मान् द्वेष्टि द्वेष्ट्यस्मानस्मान् वेष्टियञ्जन् वेष्ट्यस्मानस्मान् वेष्टियम् द्वेष्टियञ्जन् वेष्टि द्वेष्टियञ्च दयन् वेष्टि द्वेष्टियञ्च जयञ्जञ्च वयम् वयम् च यञ्जञ्च वयम् च वयम् वयम् च च वयन् विष्मो द्विष्मो वयम् च च वयन् विष्मः वयन् विष्मो द्विष्मो वयम् वयन् विष्मस्तन्तन् विष्मो वयम् वयन् विष्मस्तम् विष्मस्तन्तन् विष्मो द्विष्मस्तमतो दस्तन् विष्मो द्विष्मस्तमतः स्तन्दमतो मातो मा मातोतो मामौ मौ मातोतो मामौ को मामौ मौ मामौगपहतोपहतो मौ मामौगपहतः मौगपहतोपहतो मौ मौगपहतोररुररुरपहतो मौ मौगपहतोररुः अपहतोररुररुरपहतोपहतोररुः पृथिव्यै पृथिव्या अररुरपहतोपहतोररुः पृथिव्यै इत्यपहतः पृथिव्यै पृथिव्या अररुररुः पृथिव्यै देवयजन्यै देवयजन्यै पृथिव्या अररुररुः पृथिव्यै देवयजन्यै पृथिव्यै देवयजन्यै देवयजन्यै पृथिव्यै पृथिव्यै देवयजन्यै व्रजं व्रजन्ते व्यजन्यै पृथिव्यै पृथिव्यै देवयजन्यै व्रजम् व्यजन्यै व्रजं व्रजन्ते व्यजन्यै देवयजन्यै व्रजं गच्छ गच्छ व्रजन्ते व्यजन्यै देवयजन्यै व्रजं गच्छ व्यजन्या इति देवायजन्यै व्रजं गच्छ गच्छ व्रजं व्रजं गच्छ गोस्थानं गोस्थानं गच्छ व्रजं व्रजं गच्छ गोस्थानम् गोस्थानं गोस्थानं गच्छ गच्छ गोस्थानं वरुषतु वरुषतु गोस्थानं गच्छ गच्छ गोस्थानं वरुषतु गोस्थानं वरुषतु वरुषतु गोस्थानं गोस्थानं वरुषतु ते ते वरुषतु गोस्थानं गोस्थानं वरुषतु ते गोस्थानमिति गोस्थानं वरुषतु ते ते वरुषतु वरुषतु ते द्यौर्द्यौस्ते वरुषतु वरुषतु ते द्यौः द्यौर्द्यौस्ते ते द्यौर्पधानपधानद्यौस्ते ते द्यौर्पधानपधानद्यौर्द्यौर्पधानदेव देवपधानद्यौर्द्यौर्पधानदेव देवदेवपधानपधानदेव सवितः सवितर्देवपधानपधानदेव सवितः देव सवितः सवितर्देव देव सवितः परमस्याम् परमस्यागो सवितर्देव देव सवितः परमस्याम् सवितः परमस्याम् परमस्यागो सवितः सवितः परमस्याम् परावति परावति परमस्यागो सवितः सवितः परमस्याम् परावति परमस्याम् परावति परावति परमस्याम् परमस्याम् परावति शतेन शतेन परावति परमस्याम् परमस्याम् परावति शतेन शतेन शतेन परावति परावति शतेन पाशैः पाशैः शतेन परावति परावति शतेन पाशैः पावतीति परावति शतेन पाशैः पाशैः शतेन शतेन पाशैर्योयः पाशैः शतेन शतेन पाशैर्यः पाशैर्योयः पाशैः पाशैर्योऽस्मानस्मानयः पाशैः पाशैर्योऽस्मानोऽस्मानस्मान योऽस्मान् द्वेष्टि द्वेष्ट्यस्मान् योऽस्मान् द्वेष्टि वेष्टि द्वेष्ट्यस्मानस्मान् वेष्टियञ्जन् वेष्ट्यस्मानस्मान् वेष्टियम् वेष्टियञ्जन् वेष्टि द्वेष्टियञ्च जयन् वेष्टि द्वेष्टियञ्च च जयञ्जञ्च वयम् वयम् च यञ्जञ्च वयम् च वयम् वयम् च च वयन् विष्मो द्विष्मो वयम् च च वयन् विष्मः वयन् विष्मो द्विष्मो वयम् वयम् विष्मस्तन्तन् विष्मो वयम् वयन् विष्मस्तम् विष्मस्तन्तन् विष्मो द्विष्मस्तमतो तस्तन् विष्मो द्विष्मस्तमतः मतो तस्तन्तमतो मा मातस्तन्तमतो मा मातोतो मामौ मौ मातोतो मामौ को मामौ मौ मा मामौगपहतोपहतो मौ मा मामौगपहतः मौगपहतोपहतो मौ मौगपहतोररुररुरपहतो मौ मौगपहतोररुः अपहतोररुररुरपहतोपहतोररुः पृथिव्याः पृथिव्या अररुरपहतोपहतोररुः पृथिव्याः अपहत इत्यपहतः अररुः पृथिव्याः पृथिव्या अररुररुः पृथिव्या अदेवयजनो देवयजनः पृथिव्या अररुररुः पृथिव्या अदेवयजनः पृथिव्या अदेवलजनो देवलजनः पृथिव्याः पृथिव्या अदेवलजनो व्रजम् व्रजमदेवलजनः पृथिव्याः पृथिव्या अदेवलजनो व्रजम् अदेवयजनो व्रजम् व्रजमदेवय यजनो देव यजनो व्रजङ्गच्छ गच्छ व्रजमदेव यजनो देव यजनो व्रजङ्गच्छ देव यजन इत्यदेव यजनः व्रजङ्गच्छ गच्छ व्रजं व्रजङ्गच्छ गोस्थानं गोस्थानं गच्छ व्रजं व्रजङ्गच्छ गोस्थानम् गोस्थानं गोस्थानं गच्छ गोस्थानं वर्षतु वर्षतु गोस्थानं गच्छ गोस्थानं वर्षतु गोस्थानं वर्षतु वर्षतु गोस्थानं गोस्थानं वर्षतु ते वर्षतु गोस्थानं गोस्थानं वर्षतु ते गोस्थानमिति गोस्थानम् वर्षतु ते वर्षतु वर्षतु ते द्यौर्द्यौस्ते वर्षतु वर्षतु ते द्यौः ते द्यौर्द्यौस्ते ते द्यौर्पधानपधान द्यौस्ते ते द्यौर्पधानपधान द्यौर्द्यौर्पधान देवदेव पधान द्यौर्द्यौर्पधान देव पधान देवदेव पधान पधान देव सवितः सवितर्देव पधान पधान देव सवितः देव सवितः सवितर्देव देव सवितः परमस्याम् परमस्यागो सवितर्देव देव सवितः परमस्याम् सवितः परमस्याम् परमस्यागो सवितः सवितः परमस्याम् परावति परावति परमस्यागो सवितः सवितः परमस्याम् परावति परमस्याम् परावति परावति परमस्याम् परमस्याम् परावति शतेन शतेन परावति परमस्याम् परमस्याम् परावति शतेन परावति शतेन शतेन परावति परावति शतेन पाशै पाशै शतेन परावति परावति शतेन पाशै पार्वतीति परावति शतेन पाशैः पाशै शतेन शतेन पाशैर्यो यः पाशै शतेन शतेन पाशैर्यः पाशैर्यो यः पाशैः पाशैर्योऽस्मानस्मानयः पाशैः पाशैर्योऽस्मानोऽस्मानस्मानयोस्मान्वेष्टिद्वेष्ट्यस्मानयोस्मान्वेष्टि स्मान्वेष्टिद्वेष्ट्यस्मानस्मान्वेष्टियञ्जन्वेष्ट्यस्मानस्मान्वेष्टियम् छन्दसा रुद्रा रुद्राश्छन्दसा गायत्रेण छन्दसा रुद्राः छन्दसा रुद्रा रुद्राश्छन्दसा छन्दसा रुद्रास्वात्वा रुद्राश्छन्दसा छन्दसा रुद्रास्वा रुद्रास्त्वा रुद्रा रुद्रास्त्वा परिपरित्वा रुद्रा रुद्रास्त्वा परिपरित्वात्वा परिगृह्णन्तु गृह्णन्तु परित्वात्वा परिगृह्णन्तु गृह्णन्तु गृह्णन्तु परिपरिगृह्णन्तु त्रैष्टुभेन त्रैष्टुभेन गृह्णन्तु परिपरिगृह्णन्तु त्रैष्टुभेन गृह्णन्तु त्रैष्टुभेन त्रैष्टुभेन गृह्णन्तु गृह्णन्तु त्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेन गृह्णन्तु गृह्णन्तु त्रैष्टुभेन छन्दसा त्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसा दित्याश्छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसा दित्यादित्या आदित्याश्छन्दसा छन्दसा दित्यास्वात्वादित्याश्छन्दसा छन्दसा दित्यास्वादित्यास्वादित्यादित्यास्वापरिपरित्वादित्याद्यास्वापरि गृह्णन्तु गृह्णन्तु परित्वात्वा परिगृह्णन्तु गृह्णन्तु गृह्णन्तु परिपरि गृह्णन्तु जागतेन जागतेन गृह्णन्तु परिपरि गृह्णन्तु जागतेन गृह्णन्तु जागतेन जागतेन गृह्णन्तु गृह्णन्तु जागतेन छन्दसा छन्दसा जागतेन गृह्णन्तु गृह्णन्तु जागतेन छन्दसा जागतेन छन्दसा छन्दसा जागतेन जागतेन छन्दसा देवस्य देवस्य छन्दसा जागतेन जागतेन छन्दसा देवस्य छन्दसा देवस्य देवस्य छन्दसा छन्दसा देवस्य सवितस्य विदुर्देवस्य छन्दसा छन्दसा देवस्य सवितुः देवस्य सवितुस्य विदुर्देवस्य देवस्य सवितुस्सवे सवे सवितुर्देवस्य देवस्य सवितुस्सवे सवितुस्सवे सवे सवितुस्सवे कर्म कर्म सवे सवितुस्सवितुस्सवे कर्म सवे कर्म कर्म कर्म सवे सवे कर्म कृण्वन्ति कृण्वन्ति कर्म सवे सवे कर्म कृण्वन्ति कर्म कृण्वन्ति कृण्वन्ति कर्म कर्म कृण्वन्ति वेधसो वेधसः कृण्वन्ति कर्म कर्म कृण्वन्ति वेधसः कृण्वन्ति वेधसो वेधसः कृण्वन्ति कृण्वन्ति वेधस ऋतमृतम् वेधसः कृण्वन्ति कृण्वन्ति वेधस ऋतम् वेधसः ऋतमृतम् वेधसो वेधस ऋतमस्य स्युतम् वेधसो वेधस ऋतमसि ऋतमस्य स्युतमृतमस्युर्दसदनमृतसदनमस्युर्दमृतमस्युर्दसदनम् गोष्ठं मा गोष्ठं गोष्ठम् मा निर्निर्मा गोष्ठम् गोष्ठम् मानिः गोष्ठमिति गोष्ठम् मा निर्निर्मा मा निर्मृक्षम् वृक्षम् निर्मा मा निर्मृक्षम् निर्मृक्षम् वृक्षम् निर्निर्मृक्षम् वाजिनम् वाजिनम् वृक्षम् निर्निर्मृक्षम् वाजिनम् वृक्षम् वाजिनम् वाजिनम् वृक्षम् वाजिनम् त्वा त्वा वाजिनम् वृक्षम् वाजिनम् त्वा वाजिनम् त्वा त्वा वाजिनम् वाजिनम् त्वा सपत्नसाहकोऽसपत्नसाहम् त्वा वाजिनम् वाजिनम् त्वा सपत्नसाहम् सपत्नसाहकोऽसपत्नसाहम् त्वा सपत्नसाहकोऽसपत्नसाहम् सपत्नसाहकोऽसपत्नसाहकोऽसपत्नसाहकोऽसम् मार्ज्मि मार्ज्मि सकोऽसपत्नसाहकोऽसपत्नसाहकोऽसम् मार्ज्मि सपत्नसाहमिति सपत्नसाहम् मार्ज्मि मार्ज्मि सकोऽसम् मार्ज्मि वाचम् वाचम् मार्ज्मि सकोऽसम् मार्ज्मि वाचम् मार्ज्मि वाचम् वाचम् मार्ज्मि मार्ज्मि वाचम् प्राणम् प्राणम् वाचम् मार्ज्मि मार्ज्मि वाचम् प्राणम् वाचम् प्राणम् प्राणम् वाचम् वाचम् प्राणम् चक्षुश्चक्षुः प्राणम् वाचम् वाचम् प्राणम् चक्षुः प्राणम् चक्षुश्चक्षुः प्राणम् प्राणम् चक्षुश्रोत्रश्रोत्रम् चक्षुः प्राणम् प्राणम् चक्षुश्रोत्रम् प्राणमिति प्राणम् चक्षुश्रोत्रग्श्रोत्रम् चक्षुश्चक्षुश्रोत्रम् प्रजाम् प्रजागश्रोत्रम् चक्षुश्चक्षुश्रोत्रम् प्रजाम् प्रजाम् प्रजागश्रोत्रग्श्रोत्रम् प्रजान्योनिन्योनिम् प्रजागश्रोत्रग्श्रोत्रम् प्रजान्योनिम् प्रजान्योनिन्योनिम् प्रजाम् प्रजान्योनिम् मायोनिम् प्रजाम् प्रजान्योनिम् मामेति प्राजायोनिम् मामायोनिन्योनिम् मा निर्निर्मायोनिन्योनिम् मानिः मा निर्निर्मा मा निर्मृक्षम् वृक्षम् निर्मा मा निर्मृक्षम् निर्मृक्षम् वृक्षम् निर्निर्मृक्षम् वाजिनीम् वाजिनीम् वृक्षम् निर्निर्मृक्षम् वाजिनीम् वृक्षम् वाजिनीम् वाजिनीम् वृक्षम् वृक्षम् वाजिनीम् त्वा त्वा वाजिनीम् वृक्षम् वृक्षम् वाजिनीम् त्वा वाजिनीम् त्वा त्वा वाजिनीम् वाजिनीम् त्वा सपत्नसाही गोसपत्नसाहीम् त्वा वाजिनीम् वाजिनीम् त्वा सपत्नसाही गोसपत्नसाही गोसपत्नसाहीम् त्वा त्वा सपत्नसाही गोसगोसगोसपत्नसाहीम् त्वा त्वा सपत्नसाही गोसम् सपत्नसाही गोसगोसगोसपत्नसाही गोसपत्नसाही गोसम् मार्ज्मि मार्ज्मि सगोसपत्नसाही गोसपत्नसाही गोसम् मार्ज्मि सपत्नसाहीमिति सपत्नसाहीम् मार्ज्मि मार्ज्मि सगोसम् मार्ज्मि आशासानाशासाना मार्ज्मि सगोसम् मार्ज्मि आशासाना मार्ज्मि आशासानाशासाना मार्ज्मि मार्ज्मि आशासाना सौमनसगोसौमनसमाशासाना मार्ज्मि मार्ज्मि आशासाना सौमनसम् आशासाना सौमनसगोसौमनसमाशासानाशासाना सौमनसम् प्रजा प्रजागमसौमनसमाशासानाशासाना सौमनसम् प्रजा आशासानेत्याशासाना सौमनसम् प्रजा प्रजागमसौमनसगोसौमनसम् प्रजागमसौभाग्यगम् सौभाग्यम् प्रजागमसौमनसगोसौमनसम् प्रजागमसौभाग्यम् प्रजागमसौभाग्यगोसौभाग्यम् प्रजाम् प्रजागमसौभाग्यम् तनोन्तनोगमसौभाग्यम् प्रजाम् प्रजागमसौभाग्यन्तनोम् प्रजामिति प्राजा सौभाग्यन्तनोन्तनोगमसौभाग्यगोसौभाग्यन्तनोम् तनोमिति तनो अग्नेरनुव्रतानुव्रताग्नेरग्नेरनुव्रता भूत्वा भूत्वानुव्रताग्नेरग्नेरनुव्रता भूत्वा भूत्वा भूत्वा भूत्वानुव्रतानुव्रता भूत्वा सकुंसम् भूत्वानुव्रतानुव्रता भूत्वा समनुव्रतेत्यनो भूत्वा सकुंसम् भूत्वा भूत्वा सन्नह्येनह्ये सम्भूत्वा भूत्वा सन्नह्ये येनह्ये सकं सन्नह्ये सुकृताय सुकृताय नह्ये सकं सन्नह्ये सुकृताय ह्ये सुकृताय सुकृताय नह्ये नह्ये सुकृताय कङ्कगं सुकृताय नह्ये नह्ये सुकृताय कं सुकृताय कङ्कगं सुकृताय सुकृताय कं सुकृतायेति सुकृतायामितिकम् सुप्रजसस्त्वा सुप्रजसस्त्वा वयम् भजन्त्वा सुप्रजसस्प्रजसस्त्वा वयम् प्रजस इति सुप्रजसः वयम् भजन्त्वा त्वा भजगम् सुपत्नी सुपत्नी भजन्त्वा त्वा भजगम् सुपत्नी भजगम् सुपत्नी सुपत्नेर्भयम् भजगम् सुपत्नेरुपोप सुपत्नेर्भयम् भजगम् सुपत्नेरुप सुपत्नेरुपोप सुपत्नी सुपत्नेरुप सेति मसेतिमोप सुपत्नी सुपत्नेरुप सेति मात्रे सुपत्ने सेतिमसेतिमोपोपसेतिमाति सेतिमा सपत्नदम्भनकं सपत्नदम्भनमग्नेज्ञे सपत्नदम्भनमदब्धासो अदब्धासो सुपत्नदम्भनमग्नेऽग्ने सुपत्नदम्भनमदब्धासः सपत्नदम्भनमदब्धासो अदब्धासः सपत्नदम्भनगो सपत्नदम्भनमदब्धासो अदाभ्यमदाभ्यमदब्धासः सपत्नदम्भनगो सपत्नदम्भनमदब्धासो अदाभ्यम् सपत्नदम्भनमिति सपत्नदम्भनम् अनुब्धासो अदाभ्यमदाभ्यमदब्धासो अदब्धासो अदाभ्यम् अदाभ्यमित्यदाभ्यम् इमम् विमेममिमम् विश्यामि स्यामि वीममिमम् विश्यामि स्यामि स्यामि विविश्यामि वरुणस्य वरुणस्य स्यामि विविश्यामि वरुणस्य स्यामि वरुणस्य वरुणस्य स्यामि स्यामि वरुणस्य पाशम् पाशम् वरुणस्य स्यामि स्यामि वरुणस्य पाशम् वरुणस्य पाशम् पाशम् वरुणस्य वरुणस्य पाशम् यञ्जम् पाशम् वरुणस्य वरुणस्य पाशञ्जम् पाशम् यञ्जम् पाशम् पाशञ्जमबध्नेता बध्नेतयम् पाशम् पाशञ्जमबध्नेता बध्नेता बध्नेतयञ्जमबध्नेत सविता सविता बध्नेतयञ्जमबध्नेत सविता बध्नेत सविता सविता बध्नेता बध्नेत सविता सुकेतः सुकेतः सविता बध्नेता बध्नेत सविता सुकेतः सुकेतः सुकेतः सविता सविता सुकेतः सुकेतः धातुश्च धातुर्धातुश्च योनौ योनौ च धातुर्धातुश्च योनौ योनौ योनौ च जयोनौ सुकृतस्य सुकृतस्य योनौ च जयोनौ सुकृतस्य योनौ सुकृतस्य सुकृतस्य योनौ योनौ सुकृतस्य लोके लोके सुकृतस्य योनौ योनौ सुकृतस्य लोके सुकृतस्य लोके लोके सुकृतस्य सुकृतस्य लोके स्योनज्ञस्योनम् लोके सुकृतस्य सुकृतस्य लोके स्योनम् सुकृतस्येति सुकृतस्य लोके स्योनज्ञस्योनम् लोके लोके स्योनम् मे मे स्योनम् लोके लोके स्योनम् मे स्योनम् मे मे स्योनज्ञस्योनम् मे सह मे स्योनज्ञस्योनम् मे सह सह सह मे मे सह पत्या पत्या सह मे मे सह पत्या पत्या पत्या सह सह पत्या करोमि करोमि पत्या सह सह पत्या करोमि पत्या करोमि करोमि पत्या पत्या करोमि करोमीति करोमि समाजुषाजुषासको समाजुषासको समाजुषासको समाजुषासम् आजुषासकम् समाजुषाजुषासम् प्रजया प्रजया समाजुषाजुषासम् प्रजया प्रजया प्रजयासको सम्प्रजयासको सम्प्रजयासको सम्प्रजयासम् प्रजयासकम् सम्प्रजया प्रजया समग्नेऽग्ने सम्प्रजया प्रजया समग्ने प्रजयेति प्राजया समग्नेऽग्ने सकम् समग्ने वर्चसा वर्चसाग्ने सकम् समग्ने वर्चसा वर्चसा वर्चसाग्नेऽग्ने वर्चसा पुनः पुनर्वर्चसाग्नेऽग्ने वर्चसा पुनः वर्चसा पुनः पुनर्वर्चसा वर्चसा पुनः पुनरिति पुनः पत्नी पत्नी सकम् सम्पत्नी पत्या पत्या पत्नी सकम् सम्पत्नी पत्या पत्नी पत्या पत्या पत्नी पत्नी पत्याहमहम् पत्या पत्नी पत्नी पत्याहम् पत्याहमहम् पत्या पत्याहम् गच्छे गच्छेऽहम् पत्या पत्याहम् गच्छेऽहम् गच्छे गच्छेऽहमहम् गच्छे सकम् सङ्गच्छेऽहमहम् गच्छे सम् गच्छे सकम् सङ्गच्छे गच्छे समात्मात्मा सङ्गच्छे गच्छे समात्मा समात्मात्मा सकम् समात्मा तनुवा तनुवात्मा सकम् समात्मा तनुवा आत्मा तनुवा तनुवात्मात्मा तनुवा मम मम तनुवात्मात्मा तनुवा मम तनुवा मम मम तनुवा तनुवा मम मम हेनाम्बयः पयो महेनाम् महेनाम्बयोस्यसि पयो महेनाम् महेनाम्बयोऽसि ओषधीनामोषधीनामसिपयःपयोस्योषधीनाोषधीनामोषधीनामस्यस्योषधीनागोरसोरसोषधीनामस्यस्योषधीनागोरसः ओषधीनागोरसोरस ओषधीनामोषधीनागोरसस्तस्य तस्य रसोषधीनागोरसस्तस्य ते क्षीयमाणस्य निर्निरक्षीयमाणस्य ते क्षीयमाणस्य निहि क्षीयमाणस्य निर्निरक्षीयमाणस्याक्षीयमाणस्य निर्वपामि वपामि निरक्षीयमाणस्याक्षीयमाणस्य निर्वपामि निर्वपामि वपामि निर्निर्वपामि महीनाम् महीनाम् वपामि निर्निर्वपामि महीनाम् वपामि महीनाम् महीनाम् वपामि वपामि महीनाम्बयः पयो महीनाम् वपामि वपामि महीनाम्बयः महीनाम्बयः पयो महीनाम् महीनाम्बयोऽस्यसि पयो महीनाम् महीनाम्बयोऽसि ओषधीनामोषधीनामसिपयःपयोऽस्योषधीनाोषधीनामोषधीनामस्यस्योषधीनागोरसोरसोषधीनामस्यस्योषधीनागोरसः ओषधीनामोषधीनामोषधीनागोरसोदब्धेनादब्धेनरसोषधीनामोषधीनागोरसोदब्धेनत्वात्वादब्धेनरसोषधीनामोषधीनागोरसोदब्धेनात् ओषधीनागोरसोरसोषधीनामोषधीनागोरसोदब्धेनात्वादब्धेनरसोषधीनागोरसः ओषधीनागोरसोरस ओषधीनामोषधीनागोरसोदब्धेनादब्धेनरसोषधीनामोषधीनागोरसः ओषधीनागोरसोरस ओषधीनामोषधीनागोरसोदब्धेनात्वादब्धेनरसोषधीनागोरसः ओषधीनागोरसोरस ओषधीनामोषधीनागोरसोदब्धेनात्वादब्धेनरसोषधीनागोरसः ओषधीनागोरसोरस ओषधीनामोषधीनागोरसोदब्धेनात्वादब्धेनरस शुक्रायां धाम्ने धाम्ने धाम्ने धाम्ने धाम्ने धाम्ने धाम्ने शुक्रायागो शुक्रायान् धाम्ने धाम्ने देवेभ्यो देवेभ्यो धाम्ने धाम्ने शुक्रायागो शुक्रायान् धाम्ने धाम्ने देवेभ्यः धाम्ने धाम्ने देवेभ्यो देवेभ्यो धाम्ने धाम्ने धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे यजुषे यजुषे देवेभ्यो धाम्ने धाम्ने धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे धाम्ने धाम्न इति धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे यजुषे यजुषे देवेभ्यो देवेभ्यो यजुषे यजुषे गृह्णामि गृह्णामि यजुषे यजुषे देवेभ्यो देवेभ्यो यजुषे यजुषे गृह्णामि यजुषे गृह्णामि गृह्णामि यजुषे यजुषे यजुषे यजुषे गृह्णामि चिग्योतिर्चिग्योतिर्गृह्णामि यजुषे यजुषे यजुषे यजुषे गृह्णामि चिग्योतिः यजुषे यजुष इति यजुषे यजुषे गृह्णामि चिग्योतिर्चिग्योतिर्गृह्णामि गृह्णामि चिग्योतिस्त्वात्वा चिग्योतिर्गृह्णामि गृह्णामि ज्योतिस्त्वात्वा ज्योतिर्ज्योतिस्त्वा ज्योतिषिज्योतिषित्वा ज्योतिर्ज्योतिस्त्वा ज्योतिषे ज्योतिष ज्योतिषत्वात्वा ज्योतिष्यर्चिरर्चिर्ज्योतिषत्वात्वा ज्योतिष्यर्चिः ज्योतिष्यर्चिरर्चिर्ज्योतिष ज्योतिष्यर्चिस्वात्वार्चिर्ज्योतिषिज्योतिष्यर्चिस्वार्चिर्ज्योतिष्वात्वार्चिषि धाम्ने धाम्ने धाम्ने धाम्ने अर्चिषित्वात्वार्चिषि धाम्ने धाम्ने धाम्ने धाम्ने धाम्ने धाम्ने अर्चिष्यर्चिषि धाम्ने धाम्ने देवेभ्यो देवेभ्यो धाम्ने धाम्ने अर्चिष्यर्चिषि धाम्ने धाम्ने देवेभ्यः धाम्ने धाम्ने देवेभ्यो देवेभ्यो धाम्ने धाम्ने धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे यजुषे यजुषे देवेभ्यो धाम्ने धाम्ने धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे धाम्ने धाम्न इति धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे यजुषे यजुषे देवेभ्यो देवेभ्यो यजुषे यजुषे गृह्णामि गृह्णामि यजुषे यजुषे देवेभ्यो देवेभ्यो यजुषे यजुषे गृह्णामि यजुषे यजुषे गृह्णामि गृह्णामि यजुषे यजुषे यजुषे यजुषे गृह्णामि यजुषे यजुष इति यजुषे यजुषे गृह्णामीति गृह्णामि कृष्णस्यसि कृष्णः कृष्णस्याखरेष्ठाखरेष्ठो सि कृष्णः कृष्णस्याखरेष्ठः स्याखरेष्ठ आखरेष्ठो स्याखरेष्ठो नये नय आखरेष्ठो स्याखरेष्ठो नये आखरेष्ठो ज्ञय आखरेष्ठ आखरेष्ठो ज्ञे त्वात्वाग्नज आखरेष्ठ आखरेष्ठो ज्ञे त्वाखरेष्ठ इत्याखरेष्ठः ज्ञे त्वात्वाग्नजे ज्ञे त्वा स्वाहा स्वाहा त्वाग्नजे ज्ञे त्वा स्वाहा स्वाहा स्वाहा त्वा त्वा स्वाहा वेदुर्वेदि स्वाहा त्वा त्वा स्वाहा वेदिः स्वाहा वेदुर्वेदि स्वाहा स्वाहा वेदिरस्यसि वेदि स्वाहा स्वाहा वेदिरसि वेदिरस्यसि वेदिर्वेदिरसि बर्हिषे बर्हिषे सि वेदिर्वेदिरसि बर्हिषे सि बर्हिषे बर्हिषे स्यसि बर्हिषे त्वा त्वा बर्हिषे स्यसि बर्हिषे त्वाहिषे त्वा त्वा बर्हिषे बर्हिषे त्वा स्वाहा स्वाहा त्वा बर्हिषे बर्हिषे त्वा स्वाहा स्वाहा स्वाहा त्वा त्वा स्वाहा बर्हिर्बर्हि स्वाहा त्वा त्वा स्वाहा बर्हिः स्वाहा बर्हिर्बर्हि स्वाहा स्वाहा बर्हिरस्यसि बर्हि स्वाहा स्वाहा बर्हिरसि बर्हिरस्यसि बर्हिर्बर्हिरसि सृभ्यः सृभ्योऽसि बर्हिर्बर्हिरसि सृभ्यः सृभ्यः सृभ्योऽसि सृभ्य स्वाहा त्वा सृभ्योऽसि सृभ्य स्वाहा सृभ्य स्वाहा त्वा सृभ्य सृभ्यस्त्वा स्वाहा स्वाहा त्वा सृभ्य सृभ्यस्त्वा स्वाहा इति सृभ्यः स्वाहा स्वाहा त्वा त्वा स्वाहा दिवे दिवे स्वाहा त्वा त्वा स्वाहा दिवे स्वाहा दिवे दिवे स्वाहा स्वाहा दिवे त्वा त्वा दिवे स्वाहा स्वाहा दिवे त्वा दिवे त्वा दिवे दिवे त्वान्तरिक्षायान्तरिक्षाय त्वा दिवे दिवे त्वान्तरिक्षायान्तरिक्षाय त्वा त्वान्तरिक्षाय त्वा त्वान्तरिक्षाय त्वा त्वान्तरिक्षाय त्वान्तरिक्षाय त्वा त्वान्तरिक्षायान्तरिक्षाय त्वा पृथिव्यै पृथिव्यै त्वान्तरिक्षायान्तरिक्षाय त्वा पृथिव्यै पृथिव्यै पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै पृथिव्यै त्वा स्वधा स्वधा त्वा पृथिव्यै पृथिव्यै त्वा स्वधा स्वधा स्वधा त्वा स्वधा पितृभ्यः पितृभ्यः स्वधात्मा त्वा स्वधा पितृभ्यः स्वधा पितृभ्यः पितृभ्यः स्वधा स्वधा पितृभ्य ऊर्गोर्पितृभ्यः स्वधा स्वधा पितृभ्य ऊर्भ्य ऊर्गोर्पितृभ्यः पितृभ्य ऊर्भव भवोर्पितृभ्यः पितृभ्य ऊर्भव पितृभ्यैति पितृभ्यः भवोर्गोर्भव बर्हिषद्भ्यो बर्हिषद्भ्यो भवोर्गोर्भव बर्हिषद्भ्यः भवबर्हिषद्भ्यो बर्हिषद्भ्यो भव भव बर्हिषद्भ्य ऊर्जोर्जापर्हिषद्भ्यो भव भव बर्हिषद्भ्य ऊर्जाभ्य ऊर्जोर्जा बर्हिषद्भ्यो बर्हिषद्भ्य ऊर्जा पृथिवीम् पृथिवीमूर्जा बर्हिषद्भ्यो बर्हिषद्भ्य ऊर्जा पृथिवीम् बर्हिषद्भ्य इति बर्हिषद्भ्यः ऊर्जा पृथिवीम् पृथिवीमूर्जोर्जा पृथिवीम् गच्छ गच्छ पृथिवीमूर्जोर्जा पृथिवीम् गच्छत पृथिवीम् गच्छत गच्छत पृथिवीम् पृथिवीम् गच्छत विष्णोर्विष्णोर्गच्छत पृथिवीम् पृथिवीम् गच्छत विष्णो गच्छत विष्णोर्विष्णोर्गच्छत गच्छत विष्णोस्तूपस्तूपो विष्णोर्गच्छत गच्छत विष्णोस्तूपः विष्णोस्तूपस्तूपो विष्णोर्विष्णोस्तूपो सुस्तूपो विष्णोर्विष्णोस्तूपोऽस्य सुस्तूपस्तूपो स्यूर्णामृतसमूर्णामृतसमसि स्तूपस्तूपो स्यूर्णामृतसमस्य स्यूर्णामृतसन्त्वात्पूर्णामृतसमस्य स्यूर्णामृतसन्त्वात्पूर्णामृतसमूर्णामृतसन्त्वास्तृणामि स्तृणामि पूर्णामृतसमूर्णामृतसन्त्वास्तृणामि स्तृणामि स्तृणामि त्वास्तृणामि श्वासस्थग्नस्वासस्थग्नस्तृणामित्वास्तृणामिश्वासस्थम् श्वासस्थम् देवेभ्यो देवेभ्यः श्वासस्थग्नस्वासस्थम् देवेभ्यो गन्धर्वो गन्धर्वो देवेभ्यः श्वासस्थग्नस्वासस्थम् देवेभ्यो गन्धर्वः देवेभ्यो गन्धर्वो गन्धर्वो देवेभ्यो देवेभ्यो गन्धर्वोऽस्यसि गन्धर्वो देवेभ्यो देवेभ्यो गन्धर्वोऽसि गन्धर्वोऽस्यसि गन्धर्वो गन्धर्वोऽसि विश्वापशुर्विश्वापशुरसि गन्धर्वो गन्धर्वोऽसि विश्वापशुः सि विश्वापशुर्विश्वापशुरस्यसि विश्वापशुर्विश्वस्मात् विश्वस्मात् विश्वापशुरस्यसि विश्वापशुर्विश्वस्मात् विश्वापशुर्विश्वस्मात् विश्वस्मात् विश्वापशुर्विश्वापशुर्विश्वस्मात् एषत एषतो विश्वस्मात् विश्वापशुर्विश्वापशुर्विश्वस्मादेषतः विश्वापशुरिति विश्वापशुः विश्वस्मादेषत एषतो विश्वस्मात् विश्वस्मादेषतो यजमानस्य यजमानस्येषतो विश्वस्मात् विश्वस्मादेषतो यजमानस्य एषतो यजमानस्य यजमानस्येषत एषतो विनमानस्य मनुधिपरिधिर्यजमानस्येषत एषतो विनमानस्य परिधिः यजमानस्य परिधिः परिधिर्यजमानस्य यजमानस्य परिधिरिड इडस्परिधिर्यजमानस्य यजमानस्य परिधिरिडः परिधिरिड इडस्परिधिः परिधिरिड ईडित ईडित इडस्परिधिः परिधिरिड ईडितः परिधिरिति परिधिः ईडित ईडित इड इड ईडित इन्द्रस्येन्द्रस्येडित इड इड ईडित इन्द्रस्य इन्द्रस्येन्द्रस्येडित ईडित इन्द्रस्य बाहुर्बाहुरिन्द्रस्येडित ईडित इन्द्रस्य बाहुः इन्द्रस्य बाहुर्बाहुरिन्द्रस्येन्द्रस्य बाहुरस्यसि बाहुरिन्द्रस्येन्द्रस्य बाहुरसि बाहुरस्यसि बाहुर्बाहुरसि दक्षिणो दक्षिणोऽसि बाहुर्बाहुरसि दक्षिणः सि दक्षिणो दक्षिणोऽस्यसि दक्षिणो यजमानस्य यजमानस्य दक्षिणोऽस्यसि दक्षिणो यजमानस्य दक्षिणो यजमानस्य यजमानस्य दक्षिणो दक्षिणो यजमानस्य परिधिः परिधिर्यजमानस्य दक्षिणो दक्षिणो यजमानस्य परिधिः यजमानस्य परिधिः परिधिर्यजमानस्य यजमानस्य परिधिरिड इडस्परिधिर्यजमानस्य यजमानस्य परिधिरिडः परिधिरिड इडस्परिधिः परिधिरिड ईडित ईडित इडस्परिधिः परिधिरिड ईडितः परिधिरिति परिधिः ईडित ईडित इड इड ईडितो मित्रावर मित्रावरुणौ मित्रावरुणावीडित इडडीडितो मित्रावरुणौ ईडितो मित्रावरुणौ मित्रावरुणावीडित ईडितो मित्रावरुणौ त्वात्त्वा मित्रावरुणावीडित ईडितो मित्रावरुणौ त्वावरुणौ त्वात्त्वा मित्रावरुणौ मित्रावरुणौ त्वोत्तरतस्त्वा मित्रावरुणौ मित्रावरुणौ त्वोत्तरतः मित्रावरुणाविति मित्रावरुणौ उत्तरत उत्तरतस्त्वा त्वोत्तरतः परिपर्युत्तरतस्त्वा त्वोत्तरतः परि उत्तरतः परिपर्युत्तरत उत्तरतः परिधत्तान् धत्तां परियुत्तरत उत्तरतः परिधत्तान् तरत इत्युदुतरतः परिधत्तान् धत्तां परिपरिधत्तान् ध्रुवेण धत्तां परिपरिधत्तान् ध्रुवेण ध्रुवेण ध्रुवेण धत्तान् धत्तान् ध्रुवेण धर्मणा धर्मणा ध्रुवेण धत्तान् धत्तान् ध्रुवेण धर्मणा ध्रुवेण धर्मणा धर्मणा ध्रुवेण ध्रुवेण धर्मणा यजमानस्य यजमानस्य धर्मणा ध्रुवेण ध्रुवेण धर्मणा यजमानस्य धर्मणा यजमानस्य यजमानस्य धर्मणा धर्मणा यजमानस्य परिधिः परिधिर्यजमानस्य धर्मणा धर्मणा यजमानस्य परिधिः यजमानस्य परिधिः परिधिर्यजमानस्य यजमानस्य परिधिरिड इडस्परिधिर्यजमानस्य यजमानस्य परिधिरिडः परिधिरिड इडस्परिधिः परिधिरिड ईडित ईडित इडस्परिधिः परिधिरिड ईडितः परिधिरिति परिधिः ईडित ईडित इड इड ईडित सूर्य सूर्य ईडित इड इड ईडित सूर्यः ईडित सूर्य सूर्य ईडित ईडित सूर्यस्त्वात्त्वा सूर्य ईडित ईडित सूर्यस्त्वा सूर्यस्त्वात्त्वा सूर्य सूर्यस्त्वा पुरस्तात् पुरस्तात्त्वा सूर्य सूर्यस्त्वा पुरस्तात् पुरस्तात् पुरस्तात् पात्त्वा पुरस्तात् पादु पादु पुरस्तात् पात्त्वा पुरस्तात् पादु पुरस्तात् पादु पुरस्तात् पुरस्तात् पादु कस्याः कस्याः पादु पुरस्तात् पुरस्तात् पादु कस्याः पादु कस्याः कस्याः पादु पादु कस्याः पादु पादु कस्याश्चिदु कस्याश्चित् कस्याः कस्याश्चिद् अभिषस्याश्चित्यदभिषस्या वीतिहोत्रम् वीतिहोत्रमभिषस्याश्चित्यदभिषस्या वीतिहोत्रम् अभिषस्या वीतिहोत्रम् वीतिहोत्रमभिषस्या अभिषस्या वीतिहोत्रम् द्वा त्वा वीतिहोत्रमभिषस्या अभिषस्या वीतिहोत्रम् द्वा अभिषस्या इत्यभिषस्याः वीतिहोत्रम् द्वा त्वा विदुहोत्रम् विदुहोत्रम् द्वागवे गवे त्वा विदुहोत्रम् विदुहोत्रम् द्वागवे विदुहोत्रमिति वीतिहोत्रम् द्वागवे गवे त्वा त्वागवे द्युमन्तम् द्युमन्तम् गवे त्वा त्वागवे द्युमन्तम् कवेद्युमन्तम् युमन्तम् गवे कवेद्युमन्तकोसकोसम् युमन्तम् गवे कवेद्युमन्तकोसम् युमन्तकोसकोसम् युमन्तम् युमन्तकोसमि धीमहि धीमहि सन्ध्युमन्तम् युमन्तकोसमि धीमहि युमन्तमिति द्योमन्तम् समि धीमहि धीमहि सकोसमि धीमह्यग्नेऽग्न इधीमहि सकोसमि धीमह्यग्ने धीमह्यग्नेऽग्न इधीमहि धीमह्यग्ने बृहन्तम् बृहन्तमग्न इधीमहि धीमह्यग्ने बृहन्तम् अग्ने बृहन्तम् बृहन्तमग्नेऽग्ने ध्वरे अध्वरे बृहन्तमग्नेऽग्ने बृहन्तमध्वरे बृहन्तमध्वरे अध्वरे बृहन्तम् बृहन्तमध्वरे विशो विशो अध्वरे बृहन्तम् बृहन्तमध्वरे विशः ध्वरे विशो विशो अध्वरे अध्वरे विशो यन्त्रे यन्त्रे विशो अध्वरे अध्वरे विशो यन्त्रे विशो यन्त्रे यन्त्रे विशो विशो यन्त्रेस्थस्थो यन्त्रे विशे विशो यन्त्रेस्थः स्थस्थो यन्त्रे यन्त्रेस्थो वसूनामसूनागुस्थो यन्त्रे यन्त्रेस्थो वसूनायन्त्रे यन्त्रे वसूनाम् वसूनागुस्थस्थो वसूनागुम् रुद्राणागुम् रुद्राणाम् वसूनागुस्थस्थो वसूनागुम् रुद्राणाम् वसूनागुम् रुद्राणागुम् रुद्राणाम् वसूनाम् वसूनागुम् रुद्राणामादित्यानामादित्यानागुम् रुद्राणाम् वसूनाम् वसूनागुम् रुद्राणामादित्यानाम् रुद्राणामादित्यानामादित्यानागुम् रुद्राणागुम् रुद्राणामादित्यानागुम् सदसि सदस्यादित्यानागुम् रुद्राणागुम् रुद्राणामादित्यानागुम् सदसि आदित्यानागुम् सदसि सदस्यादित्यानामादित्यानागौ सदसि सीद सदस्यादित्यानामादित्यानागौ सदसि सीद सदसि सीद सीद सदसि सदसि सीद जुहोर्जुहोस्सीद सदसि सदसि सीद जुहोर्सीद जुहोर्जुहोस्सीद सीद जुहोरुपभृत बभृज्जुहोस्सीद सीद जुहोरुपभृत जुहोरुपभृत बभृज्जुहोर्जुहोरुपभृत ध्रुवा ध्रुवो बभृज्जुहोर्जुहोरुपभृत ध्रुवा ध्रुवो बभृत बभृध्रुवास्य सिद्ध्रुवो बभृत बभृध्रुवासि बभृदित्युपा भृत् ध्रुवास्यसि ध्रुवा ध्रुवासि घृताची घृताच्यसि ध्रुवा ध्रुवासि घृताची घृताची घृताच्यस्यसि घृताचीनाम्ना नाम्ना घृताच्यस्यसि घृताचीनाम्ना घृताचीनाम्ना नाम्ना घृताची घृताचीनाम्ना प्रियेण प्रियेण नाम्ना घृताची घृताचीनाम्ना प्रियेण नाम्ना प्रियेण प्रियेण नाम्ना नाम्ना प्रियेण नाम्ना नाम्ना प्रियेण नाम्ना नाम्ना प्रियेण नाम्ना प्रियेण नाम्ना नाम्ना प्रियेण प्रियेण नाम्ना प्रिये प्रिये नाम्ना प्रियेण प्रियेण नाम्ना प्रिये नाम्ना प्रिये प्रिये नाम्ना नाम्ना प्रिये सदसि सदसि प्रिये नाम्ना नाम्ना प्रिये सदसि प्रिये सदसि सदसि प्रिये प्रिये सदसि सीद सीद सदसि प्रिये प्रिये सदसि सीद सदसि सीद सीद सदसि सदसि सीदैता एतास्सीद सदसि सदसि सीदैता सीदैता एतास्सीद सीदैता असदन्न सदन्नेतास्सीद सीदैता असदन् एता असदन्न सदन्नेता एता असदन् सुकृतस्य सुकृतस्य सदन्नेता एता असदन् सुकृतस्य सदन् सुकृतस्य सुकृतस्य सदन्न सदन् सुकृतस्य लोके लोके सुकृतस्य सदन्न सदन् सुकृतस्य लोके सुकृतस्य लोके लोके सुकृतस्य सुकृतस्य लोके तास्ता लोके सुकृतस्य सुकृतस्य लोके ताः सुकृतस्येति सुकृतस्य लोके तास्ता लोके लोके ता विष्णो विष्णोता लोके लोके ता विष्णो विष्णो विष्णोतास्ता विष्णो पाहि पाहि विष्णोतास्ता विष्णो पाहि विष्णो पाहि पाहि विष्णो विष्णो पाहि पाहि पाहि पाहि विष्णो विष्णो पाहि पाहि विष्णो इति विष्णो पाहि पाहि पाहि पाहि पाहि पाहि यज्ञं यज्ञं पाहि पाहि पाहि पाहि यज्ञं पाहि यज्ञं यज्ञं पाहि पाहि यज्ञं पाहि पाहि यज्ञं पाहि पाहि यज्ञं पाहि यज्ञं पाहि पाहि यज्ञं यज्ञं पाहि यज्ञपतिं यज्ञपतिं पाहि यज्ञं यज्ञं पाहि यज्ञपतिं पाहि यज्ञपतिं यज्ञपतिं पाहि पाहि यज्ञपतिं पाहि पाहि यज्ञपतिं पाहि पाहि यज्ञपतिं पाहि यज्ञपतिं पाहि पाहि यज्ञपतिं यज्ञपतिं पाहि मां मां पाहि यज्ञपतिं यज्ञपतिं पाहि मां यज्ञपतिमिति यज्ञपतिं पाहि मां मां पाहि पाहि मां यज्ञनियं यज्ञनियं मां पाहि पाहि मां यज्ञनियं मां यज्ञनियं यज्ञनियं मां मां यज्ञनियं यज्ञनियमिति यज्ञनियम् भुवनमस्यसि भुवनम् भुवनमसि विव्यसि भुवनम् भुवनमसि विव्यस्यसि विप्रथस्व प्रथस्व व्यस्यसि विप्रथस्व प्रथस्व प्रथस्व विविप्रथस्वाग्नेऽग्ने प्रथस्व विविप्रथस्वाग्ने स्वाग्नेऽग्ने प्रथस्व प्रथस्वाग्नेयष्टर्यष्टरग्ने प्रथस्व प्रथस्वाग्नेयष्टः अग्नेयष्टर्यष्टरग्ने अग्नेयष्टरिदमिदञ्जष्टरग्नेऽग्नेयष्टरिदम् अष्टरिदमिदञ्जष्टर्यष्टरिदम् नमो नम इदञ्यष्टर्यष्टरिदम् नमः इदम् नमो नम इदमिदम् नमः नम इति नमः जुह्वाजुहुजुह्वेहि ह्याजुहुजुह्वेहि ह्येह्यग्निरग्निर्ह्येह्यग्निरग्निरहि ह्यग्निस्वाग्निरहि ह्यग्निस्वाग्निस्वाग्निरग्निस्वाग्निरग्निस्वायदि वाग्निरग्निस्वायदि वाग्निरग्निस्वायदि त्वाग्निरग्निस्वायदि देवयज्ञायै देवयज्ञायै वयदि त्वा देवयज्ञायै देवयज्ञायै अग्ना विष्णो अग्ना विष्णो देवयज्ञायै देवयज्ञायै अग्ना विष्णो मामाग्ना विष्णो देवयज्ञायै देवयज्ञायै अग्ना विष्णो मा देवयज्ञायै इति देवा यज्ञायै अग्ना विष्णो मामाग्ना विष्णो अग्ना विष्णो मा वाम् वाम् अग्ना विष्णो मा वाम् विष्णु इत्यग्नाष्णु वाम वाम मम वाम वाम वाम मम वाम वाम वाम वाम वाम वक्रमिषं क्रमिषं वाम वाम वक्रमिषं वक्रमिषं क्रमिषं वावक्रमिषं विविक्रमिषं वावक्रमिषं विक्रमिषं विविक्रमिषं क्रमिषं विजिहाथां जिहाथां विक्रमिषं क्रमिषं विजिहाथां जिहाथां जिहाथां विविजिहाथां मम जिहाथां विविजिहाथां जिहाथां मम जिहाथां जिहाथां मम मम जिहाथां जिहाथां मम मासगुंसं मासं मासगुंसं मासन्ताप्तन्ताप्तगुंसं मासन्ताप्तं सन्ताप्तन्ताप्तगुंसगुंसन्ताप्तं लोकं लोकन्ताप्तगुंसगुंसन्ताप्तं लोकं ताप्तं लोकं लोकन्ताप्तन्ताप्तं लोकं मे मे लोकन्ताप्तन्ताप्तं लोकं मे लोकं मे मे लोकं मे लोककृतौ लोककृतौ मे लोकं लोकं मे लोककृतौ मे लोककृतौ लोककृतौ मे मे लोककृतौ कृणुतं कृणुतं लोककृतौ मे मे लोककृतौ कृणुतं लोककृतौ कृणुतं कृणुतं लोककृतौ लोककृतौ कृणुतं विष्णोर्विष्णोः कृणुतं लोककृतौ लोककृतौ कृणुतं विष्णोः लोककृताविति लोकाकृतौ कृणुतं विष्णोर्विष्णोः कृणुतं कृणुतं विष्णोस्थानं विष्णोः कृणुतं कृणुतं विष्णोस्थानं विष्णोस्थानं विष्णोस्थानं विष्णोर्विष्णोस्थानमस्य स्थानं विष्णोर्विष्णोस्थानमसि स्थानमस्य स्थानग्नस्थानमसीत इतोऽस्य स्थानग्नस्थानमसीतः सीत इतोऽस्य सीत इन्द्र इन्द्र इतोऽस्य सीत इन्द्रः इत इन्द्र इन्द्र इत इत इन्द्रो अकृणोदकृणोदिन्द्र इत इत इन्द्रो अकृणोदुरो अकृणोदकृणोदिन्द्र इन्द्रो अकृणोद्वीर्याणि वीर्याण्यकृणोदिन्द्र इन्द्रो अकृणोद्वीर्याणि अकृणोद्वीर्याणि वीर्याण्यकृणोदकृणोद्वीर्याणि समारभ्य समारभ्य वीर्याण्यकृणोदकृणोद्वीर्याणि समारभ्य वीर्याणि समारभ्य समारभ्य वीर्याणि वीर्याणि समारभ्योऽर्ध ऊर्ध्व समारभ्य वीर्याणि वीर्याणि समारभ्योऽर्ध्वः समारभ्योऽर्ध ऊर्ध्व समारभ्य समारभ्योऽर्ध्वो अध्वरो अध्वर ऊर्ध्व समारभ्य समारभ्योऽर्ध्वो अध्वरः समारभ्येति सम् आरभ्य ऊर्ध्वो अध्वरो अध्वर ऊर्ध्व ऊर्ध्वो अध्वरोति विस्पृशन्ति विस्पृशमध्वर ऊर्ध्व ऊर्ध्वो अध्वरोति विस्पृशम् अध्वरोति विस्पृशन्ति विस्पृशमध्वरो अध्वरोति विस्पृशमकृतो कृतोति विस्पृशमध्वरो अध्वरोति विस्पृशमकृतः विस्पृशमकृतो हृतोति विस्पृशन्ति विस्पृशमकृतो यज्ञो यज्ञो हृतोति विस्पृशन्ति विस्पृशमकृतो यज्ञः विस्पृशमिति दिवि स्पृशम् अकृतो यज्ञो यज्ञो हृतो हृतो यज्ञो यज्ञपतेर्यज्ञपतेर्यज्ञो हृतो हृतो यज्ञो यज्ञपतेः यज्ञो यज्ञपतेर्यज्ञपतेर्यज्ञो यज्ञो यज्ञपतेरिन्द्रावानिन्द्रावान् यज्ञपतेर्यज्ञपतेरिन्द्रावान् यज्ञपतेर्यज्ञपतेरिन्द्रावान् स्वाहा स्वाहेन्द्रावान् यज्ञपतेर्यज्ञपतेरिन्द्रावान् स्वाहारिति यज्ञान् स्वाहा स्वाहेन्द्रावानिन्द्रावान् स्वाहा स्वाहेन्द्रावानिन्द्रावान् स्वाहा बृहतो इन्द्रावानितीन्द्रावान् स्वाहा बृहत् बृहत् स्वाहा स्वाहा बृहद्भाभा बृहत् स्वाहा स्वाहा बृहद्भाभा बृहद् बृहद् भाः पाहि पाहि भा बृहद् बृहद् भाः पाहि भाः पाहि पाहि भा भाः पाहि मा पाहि भा भाः पाहि पाहि मा पाहि पाहि माग्ने मा पाहि पाहि माग्ने माग्नेग्ने मामाग्ने दुश्चरितात् दुश्चरितादग्ने मामाग्ने दुश्चरितादग्ने दुश्चरितात् दुश्चरितादग्नेग्ने दुश्चरितादा दुश्चरितादग्नेग्ने दुश्चरितादा दुश्चरितादा दुश्चरितात् दुश्चरितादा मामा दुश्चरितात् दुश्चरितादा माश्चरितादिति दुश्चरितादो मामा सुचरिते सुचरिते मामा सुचरिते मा सुचरिते सुचरिते मामा सुचरिते भज भज सुचरिते मामा सुचरिते भज सुचरिते भज भज सुचरिते सुचरिते भज मखस्य मखस्य भज सुचरिते सुचरिते भज मखस्य सुचरिते भज मखस्य मखस्य भज भज मखस्य शिरशिरो मखस्य भज भज मखस्य शिरः मखस्य शिरशिरो मखस्य मखस्य शिरो शिरो मखस्य मखस्य शिरोसि शिरोस्य शिरशिरोसि सगो समस्य शिरशिरोसि सं सगो समस्य सं ज्योतिषा ज्योतिषा समस्य सं ज्योतिषा ज्योतिषा ज्योतिषा सगो संज्योतिषा ज्योतिर्ज्योतिर्ज्योतिषा सगो संज्योतिषा ज्योतिः ज्योतिषा ज्योतिर्ज्योतिर्ज्योतिषा ज्योतिषा ज्योतिरङ्गां ज्योतिर्ज्योतिषा ज्योतिषा ज्योतिरङ्गां ज्योतिरङ्गां ङ्काञ्ज्योतिर्ज्योतिरङ्काम् वाचस्य मा मा वाचस्य वाचस्य मा प्रसवेन प्रसवेन मा वाचस्य वाचस्य मा प्रसवेन प्रसवेन प्रसवेन मा मा प्रसवेनोद्ग्राभेणोद्ग्राभेण प्रसवेन मा मा प्रसवेनोद्ग्राभेण प्रसवेनोद्ग्राभेणोद्ग्राभेण प्रसवेन प्रसवेनोद्ग्राभेणोद्ग्राभेण प्रसवेन प्रसवेनोद्ग्राभेणोद्ग्राभेणोद्ग्राभेण ग्रभीदग्रभीदुदुद्ग्राभेणोदग्रभीदग्रभीदुदुद्ग्राभेणोदग्रभीदुग्राभेणेत्युदुग्राभेण सपत्नागु अथाथा सपत्नागु इन्द्र इन्द्रः सपत्नागु अथाथा सपत्नागु इन्द्रः सपत्नागुम् इन्द्र इन्द्रः सपत्नान् सपत्नागुम् इन्द्रो मे म इन्द्रः सपत्नान् सपत्नागुम् इन्द्रो मे इन्द्रो मे म इन्द्र इन्द्रो मे निग्राभेण निग्राभेण म इन्द्र इन्द्रो मे निग्राभेण निग्राभेण निग्राभेण मे मे निग्राभेणाधरागुम् अधरान् निग्राभेण मे मे निग्राभेणाधरान् ग्राभेणाधरागुम् अधरान् निग्राभेण निग्राभेणाधरागुम् अकरकरधरान् निग्राभेण निग्राभेणाधरागुम् अकः ग्राभेणेति निग्राभेणाधरागुम् अकरकरधरागुम् अधरागुम् अकः अकरित्यकः ग्राभं च चोत्ग्राभमुद्ग्राभं च निग्राभन् निग्राभं चोत्ग्राभमुद्ग्राभं च निग्राभम् ग्राभमित्युदु ग्राभम् च निग्राभन् निग्राभं च जनिग्राभं च जनिग्राभं च जनिग्राभं च ग्राभं च जनिग्राभन् निग्राभं च ब्रह्म ब्रह्म जनिग्राभन् निग्राभं च ब्रह्म निग्राभमिति निग्राभम् च ब्रह्म ब्रह्म च ब्रह्म देवा देवा ब्रह्म च ब्रह्म देवा ब्रह्म देवा देवा ब्रह्म ब्रह्म देवा अविवृधन् अविवृधन् देवा ब्रह्म ब्रह्म देवा अविवृधन् देवा अविवृधन् अविवृधन् देवा देवा अविवृधन् अविवृधन् नित्यविवृधन् सपत्नान् सपत्नानथाथ सपत्नानिन्द्राग्नि इन्द्राग्नि सपत्नानथाथ सपत्नानिन्द्राग्नि सपत्नानिन्द्राग्नि इन्द्राग्नि सपत्नान् सपत्नानिन्द्राग्नि मे म इन्द्राग्नि सपत्नान् सपत्नानिन्द्राग्नि मे इन्द्राग्नि मे म इन्द्राग्नि इन्द्राग्नि मे विशोचीनानु विशोचीनान् म इन्द्राग्नि इन्द्राग्नि मे विशोचीनानु इन्द्राग्नि इतीन्द्राग्नि मे विशोचीनानु विशोचीनान् मे मे ुभ्यस्त्वा रुद्रेभ्यो रुद्रेभ्यस्त्वा वसुभ्यस्त्वा रुद्रेभ्यः वसुभ्य इति वसुभ्यः रुद्रेभ्यो रुद्रेभ्यस्त्वा त्वा रुद्रेभ्यस्त्वा त्वा रुद्रेभ्यस्त्वा त्वा रुद्रेभ्यस्त्वा रुद्रेभ्यो रुद्रेभ्यस्त्वादित्येभ्य आदित्येभ्यस्त्वा रुद्रेभ्यो रुद्रेभ्यस्त्वादित्येभ्यः आदित्येभ्य आदित्येभ्यस्त्वा त्वादित्येभ्यस्त्वा त्वादित्येभ्यस्त्वा त्वादित्येभ्यस्त्वा आदित्येभ्यस्त्वा त्वादित्येभ्य आदित्येभ्यस्त्वाक्तमक्तं त्वादित्येभ्य आदित्येभ्यस्त्वाक्तम् वाक्तमक्तं त्वाक्तगौरिहाणारिहाणाक्तगौरिहाणारिहाणा अक्तमक्तगौरिहाणा वियन्तु वियन्तु रिहाणा अक्तमक्तगौरिहाणा वियन्तु वियन्तु वियन्तु रिहाणा रिहाणा वियन्तु वयो वयो वियन्तु रिहाणा रिहाणा वियन्तु वयः वियन्तु वयो वयो वियन्तु वियन्तु वयः वयः योनिं योनिं व्रजां व्रजान्योनिं मा योनिं व्रजां व्रजान्योनिं मामिति प्राजा योनिं मा योनिं योनिं मा निर्निर्मा योनिं योनिं मानिः निर्निर्मा निर्मृक्षं वृक्षं निर्मा निर्मृक्षं निर्मृक्षं वृक्षं निर्निर्मृक्षमा वृक्षं निर्निर्मृक्षमा क्षमा वृक्षं वृक्षमाप्यायन्तां व्यायन्तामा वृक्षं वृक्षमाप्यायन्ताप्यायन्तां व्यायन्तामाप्यायन्तामाप आपह्यायन्तामाप्यायन्तामापः व्यायन्तामाप आपह्यायन्तां व्यायन्तामाप ओषधय ओषधय आपह्यायन्तां व्यायन्तामाप ओषधयः ओषधय ओषधय आप आप ओषधयो मरुतां मरुतामोषधय आप आप ओषधयो मरुतां ओषधयो मरुतां मरुतामोषधय ओषधयो मरुतां पृषतयः पृषतयो मरुतामोषधय ओषधयो मरुतां पृषतयः मरुतां पृषतयः पृषतयो मरुतां मरुतां पृषतयस्थस्थ पृषतयो मरुतां मरुतां पृषतयस्थ पृषतयस्थस्थ पृषतयः पृषतयस्थ दिवं दिवग्नस्थ पृषतयः पृषतयस्थ दिवं दिवं दिवग्नस्थस्थ दिवं गच्छ गच्छ दिवग्नस्थस्थ दिवं गच्छ गच्छ गच्छ गच्छति वन्दिवन् गच्छदतस्ततो गच्छति वन्दिवन् गच्छदतः गच्छदतस्ततो गच्छ गच्छदतो नो नस्ततो गच्छ गच्छदतो नः नो नस्तदस्ततो नो वृष्टिं वृष्टिन्नस्तदस्ततो नो वृष्टिं नो वृष्टिं वृष्टिन्नो नो वृष्टिमा वृष्टिन्नो नो वृष्टिमा वृष्टिमा वृष्टिं वृष्टिमेरयेरय वा वृष्टिं वृष्टिमेरयेरयेरयेरयेरयेरयेरया युष्पा अग्ने युष्पा अग्नेस्य अग्नाजुष्पा आजुष्पा अग्नेसि अग्नेस्याजुराजुरस्यग्ने ग्नेस्याजुः स्याजुराजुरस्य महाजुरस्य पाहि पाहि महाजुराजुर्मे पाहि पाहि चक्षुष्पाश्चक्षुष्पाः पाहि पाहि चक्षुष्पा अग्नेग्ने चक्षुष्पाः पाहि पाहि चक्षुष्पा अग्ने इति चक्षुः चक्षुरस्यग्नेक्षुश्चक्षरस्य मे चक्षरस्य चक्षुर्मे मे चक्षुश्चक्षुर्मे पाहि पाहि मे चक्षुश्चक्षुर्मे पाहि मे पाहि पाहि मे पाहि ध्रुवा ध्रुवा पाहि मे पाहि ध्रुवा पाहि ध्रुवा ध्रुवा पाहि पाहि ध्रुवास्य ध्रुवा पाहि पाहि ध्रुवासि ध्रुवास्य सिद्ध्रुवा ध्रुवासि यञ्जमसि ध्रुवा ध्रुवासि यम् यम् परिधिम् परिधिं यञ्जम् परिधिं पर्यधत्थाः पर्यधत्थाः परिधिं यञ्जम् परिधिं पर्यधत्थाः पर्यधत्थाः परिधिं परिधिं पर्यधत्था अग्नेऽग्ने पर्यधत्थाः परिधिं परिधिं पर्यधत्था अग्ने परिधिमिति परिधिम् पर्यधत्था अग्नेऽग्ने पर्यधत्थाः पर्यधत्था अग्ने देवदेवाग्ने पर्यधत्था पर्यधत्था अग्ने देवा पर्यधत्था इति परि अधत्थाः अग्ने देवदेवाग्नेऽग्ने देवपणिभिः पणिभिर्देवाग्नेऽग्ने देवपणिभिः देवपणिभिः पणिभिर्देवदेव पणिभिर्वीयमानो वीयमानः पणिभिर्देवदेव पणिभिर्वीयमानः पणिभिर्वीयमानो वीयमानः पणिभिः पणिभिर्वीयमानः पणिभिरिति पणिभिः वीयमाण इति वीयमानः अन्ते ते तन्तन्त एतमेतन्ते तन्तन्त एतम् एतमेतन्तेत एतमन्वन्वेतन्तेत एतमनु एतमन्वन्वेतमेतमनुजोषञ्जोषमन्वेतमेतमनुजोषम् अनुजोषञ्जोषमन्वनुजोषम् भरामि भरामि जोषमन्वनुजोषम् भरामि जोषम् भरामि भरामि जोषञ्जोषम् भरामि न भरामि जोषञ्जोषम् भरामि न भरामि न भरामि भरामि नेदिन्न भरामि भरामि नेदिन्न ने देश एष इन्ननेदेशः देश एष इति देशत्वदेश इति देशत्वद् एषत्वत्वदेश एषत्वदपचेतजाता अपचेतजातै त्वदेश एषत्वदपचेतजातै अपचेतजाता अपचेतजातै त्वत्पदपचेतजातै यज्ञस्य यज्ञस्यापचेतजातै त्वत्पदपचेतजातै यज्ञस्य अपचेतजातै यज्ञस्य यज्ञस्यापचेतजाता अपचेतजातै यज्ञस्य पाथः पाथो यज्ञस्यापचेतजाता अपचेतजातै यज्ञस्य पाथः चेतयाता इत्यपचेतयातै यज्ञस्य पाथः पाथो यज्ञस्य यज्ञस्य पाथ उपोपपाथो यज्ञस्य यज्ञस्य पाथ उपाथ उपोपपाथः पाथ उपसगुंसमुपपाथ पाथ उपसम् उपसगुंसमुपोपसमितमितगुंसमुपोपसमितम् इति सग्नुस्रावभागास्थस्थेषा बृहन्तो बृहन्त इषास्थस्थेषा बृहन्तः बृहन्तो बृहन्त इषा बृहन्तः प्रस्तरेष्ठा बृहन्तो बृहन्तः प्रस्तरेष्ठा बृहदो बृहदः प्रस्तरेष्ठा बृहन्तो बृहन्तः प्रस्तरेष्ठा बर्हिषदः प्रस्तरेष्ठा बर्हिषदो बर्हिषदः प्रस्तरेष्ठाः प्रस्तरेष्ठा बर्हिषदश्च च बर्हिषदः प्रस्तरेष्ठाः प्रस्तरेष्ठा बर्हिषदश्च प्रस्तरेष्ठा इति प्रस्तरेष्ठाः बर्हिषदश्च च बर्हिषदो बर्हिषदश्च देवा देवाश्च बर्हिषदो बर्हिषदश्च देवाहिषद इति बर्हिषदः देवा देवाश्च च देवा इमामिमान् देवाश्च च देवा इमाम् देवा इमामिमान् देवा देवा इमाम् वाचम् वाचमिमान् देवा देवा इमाम् वाचम् इमाम् वाचम् वाचमिमामिमाम् वाचमभ्यभिवाचमिमामिमाम् वाचमभि वाचमभ्यभिवाचम् वाचमभि विश्वे विश्वेऽभिवाचम् वाचमभि विश्वे विश्वे विश्वे विश्वेभ्यभि विश्वे गृणन्तो गृणन्तो विश्वेभ्यभि विश्वे गृणन्तः विश्वे गृणन्तो गृणन्तो विश्वे विश्वे गृणन्त आसद्या सत्य गृणन्तो विश्वे विश्वे गृणन्त आसद्या गृणन्त आसद्या सत्य गृणन्तो गृणन्त आसद्यास्मिन्नस्मिन्नासत्य गृणन्तो गृणन्त आसद्यास्मिन्नासद्यास्मिन्नस्मिन्नासद्यास्मिन् बर्हिषि आसद्येत्यास्मिन् बर्हिषि बर्हिष्यस्मिन्नस्मिन् बर्हिषि मादयध्वं बर्हिष्यस्मिन्नस्मिन् बर्हिषि बर्हिषि मादयध्वं मादयध्वं बर्हिषि बर्हिषि मादयध्वमग्नेरग्नेर्मादयध्वं बर्हिषि बर्हिषि मादयध्वमग्नेः मादयध्वमग्नेरग्नेर्मादयध्वं मादयध्वमग्नेर्वां वामग्नेर्मादयध्वं मादयध्वमग्नेर्वां अग्नेर्वां वामग्नेरग्नेर्वामपन्नगृहस्यापन्नगृहस्य वामग्नेरग्नेर्वामपन्नगृहस्य वामपन्नगृहस्यापन्नगृहस्य वां वामपन्नगृहस्य सदसि सदस्यपन्नगृहस्य वां वामपन्नगृहस्य सदसि अपन्नगृहस्य सदसि सदस्यपन्नगृहस्यापन्नगृहस्य सदसि साधयामि साधयामि सदस्यपन्नगृहस्यापन्नगृहस्य सदसि साधयामि अपन्नगृहस्येत्यपन्नगृहस्य सदसि साधयामि साधयामि सदसि सदसि साधयामि सुम्नाय सुम्नाय साधयामि सदसि सदसि साधयामि सुम्नाय साधयामि सुम्नाय सुम्नाय साधयामि साधयामि सुम्नाय सुम्निनी सुम्निनी सुम्नाय साधयामि साधयामि सुम्नाय सुम्निनी सुम्नाय सुम्निनी सुम्निनी सुम्नाय सुम्नाय सुम्निनी सुम्ने सुम्ने सुम्निनी सुम्नाय सुम्नाय सुम्निनी सुम्ने सुम्ने सुम्ने सुम्निनी सुम्निनी सुम्ने मा सुम्ने सुम्निनी सुम्निनी सुम्ने मा सुम्निनी इति सुम्निनी सुम्ने मा सुम्ने सुम्ने मा धत्तं धत्तं मा सुम्ने सुम्ने मा धत्तं मा धत्तं धत्तं मा धत्तं धुरि धुरि धत्तं मा धत्तं धुरि धत्तं धुरि धुरि धत्तं धत्तं धुरि धुरियो धुरियो धुरि धत्तं धत्तं धुरि धुरियो धुरि धुरियो धुरि धुरियो पादं वादं धुरियो धुरि धुरियो पादं धुरियो पादं वादं धुरियो धुरियो पादमग्ने अग्ने पादं पादमग्ने दग्धायो अग्ने दग्धायो दग्धायोग्नेग्ने दग्धायो शीततनो अशीततनो अदग्धायोग्नेग्ने दग्धायो शीततनो अदग्धायो शीततनो अशीततनो अदग्धायो दग्धायो शीततनो पाहि पाह्य शीततनो अदग्धायो दग्धायो शीततनो पाहि दग्धायो इत्यदग्धायो शीततनो पाहि पाह्य शीततनो अशीततनो पाहि मा पाह्य शीततनो अशीततनो पाहि मा शीततनो इत्यशीततनो पाहि मा पाहि पाहि माद्याद्यमा पाहि पाहि माद्या माद्याद्यमा माद्य दिवो दिवो द्यमा माद्य दिवः माद्य दिवो दिवो द्याद्य दिवः पाहि पाहि दिवो द्याद्य दिवः पाहि दिवः पाहि पाहि दिवो दिवः पाहि प्रसित्यै प्रसित्यै पाहि दिवो दिवः पाहि प्रसित्यै पाहि प्रसित्यै प्रसित्यै पाहि पाहि प्रसित्यै पाहि पाहि प्रसित्यै पाहि पाहि प्रसित्यै पाहि प्रसित्यै पाहि पाहि प्रसित्यै प्रसित्यै पाहि दुरिष्ट्यै दुरिष्ट्यै पाहि प्रसित्यै प्रसित्यै पाहि दुरिष्ट्यै प्रसित्या इति प्रासित्यै पाहि दुरिष्ट्यै दुरिष्ट्यै पाहि पाहि दुरिष्ट्यै पाहि पाहि दुरिष्ट्यै पाहि पाहि दुरिष्ट्यै पाहि दुरिष्ट्यै पाहि पाहि दुरिष्ट्यै दुरिष्ट्यै पाहि दुरत्मन्यै दुरत्मन्यै पाहि दुरिष्ट्यै दुरिष्ट्यै पाहि दुरत्मन्यै दुरिष्ट्या इति दुष्ट्यै पाहि दुरत्मन्यै दुरत्मन्यै पाहि पाहि दुरत्मन्यै पाहि पाहि दुरत्मन्यै पाहि पाहि दुरत्मन्यै पाहि दुरत्मन्यै पाहि पाहि दुरत्मन्यै दुरत्मन्यै पाहि दुश्चरिता दुश्चरिता पाहि दुरत्मन्यै दुरत्मन्यै पाहि दुश्चरितात्मन्या इति दुः अत्मन्यै पाहि दुश्चरितात् दुश्चरितात् पाहि पाहि दुश्चरितादविषमविषं दुश्चरितात् पाहि पाहि दुश्चरितादविषं दुश्चरितादविषमविषं दुश्चरितात् दुश्चरितादविषं नो नो विषं दुश्चरितात् दुश्चरितादविषं नः दुश्चरितादिति दुः चरितात् अविषं नो नो विषमविषं नः पितुं पितुं नो विषमविषं नः पितुं नः पितुं पितुं नो नः पितुं कृणु कृणु पितुं नो नः पितुं कृणु पितुं कृणु कृणु पितुं पितुं कृणु सुषदा सुषदा कृणु पितुं पितुं कृणु सुषदा सुषदा सुषदा कृणु कृणु सुषदा योनिं योनिगुं सुषदा कृणु कृणु सुषदा योनिं सुषदा योनिं योनिगुं सुषदा सुषदा योनिज्ञ स्वाहा स्वाहा योनिगुं सुषदा सुषदा योनिज्ञ स्वाहा सुषदेति सुषदा योनिज्ञ स्वाहा स्वाहा योनिं योनिज्ञ स्वाहा देवा देवा स्वाहा योनिं योनिज्ञ स्वाहा देवाः स्वाहा देवा देवा स्वाहा स्वाहा देवा गातुविदो गातुविदो देवा स्वाहा स्वाहा देवा गातुविदः देवा गातुविदो गातुविदो देवा देवा गातुविदो गातुं गातुं गातुविदो देवा देवा गातुविदो गातुं गातुविदो गातुं गातुं गातुविदो गातुविदो गातुं वित्त्वा वित्त्वा गातुं गातुविदो गातुविदो गातुं वित्त्वा गातुविद इति गातु विदः गातुं वित्त्वा वित्त्वा गातुं गातुं वित्त्वा गातुं गातुं वित्त्वा गातुं गातुं वित्त्वा गातुं वित्त्वा गातुं गातुं वित्त्वा वित्त्वा गातुमितेत गातुं वित्त्वा वित्त्वा गातुमिता गातुमितेत गातुं गातुमितमनसो मनस इत गातुं गातुमितमनसः मनसो मनस इते तमनसस्पते पते मनस इते तमनसस्पते मनसस्पते पते मनसो मनसस्पत इममिमं पते मनसो मनसस्पत इमम् इममिमं पते पद यमन्नो न इमं पते पद यमन्नः मन्नो न इममिमन्नो देवदेव न इममिमन्नो देव नो देवदेव नो नो देवदेवेषु देवेषु देवनो नो देवदेवेषु देवदेवेषु देवेषु देवदेव देवेषु यज्ञं यज्ञं देवेषु देवदेव देवेषु यज्ञं देवेषु यज्ञं यज्ञं देवेषु देवेषु यज्ञज्ञ स्वाहा स्वाहा यज्ञं देवेषु देवेषु यज्ञज्ञ स्वाहा वाचि वाचि स्वाहा स्वाहा वाचि स्वाहा स्वाहा वाचि स्वाहा स्वाहा वाचि स्वाहा स्वाहा स्वाहा वाचि वाचि स्वाहा वाते वाते स्वाहा वाचि वाचि स्वाहा वाते स्वाहा वाते वाते स्वाहा स्वाहा वाते धा धा वाते स्वाहा स्वाहा वाते धाते धा धा वाते वाते धा इति धा वाम वामभो भावामिन्द्राग्नि इन्द्राग्नि वामभो भावामिन्द्राग्नि इन्द्राग्नि इन्द्राग्नि वाम वामिन्द्राग्नि आहुवध्या आहुवध्या इन्द्राग्नि वाम वामिन्द्राग्नि आहुवध्यै इन्द्राग्नि आहुवध्या आहुवध्या इन्द्राग्नि इन्द्राग्नि आहुवध्या उभो बाहुवध्या इन्द्राग्नि इन्द्राग्नि आहुवध्या उभा इन्द्राग्नि इन्द्राग्नि आहुवध्या उभो बाहुवध्या आहुवध्या उभा राधसो राधस उभाहुवध्या आहुवध्या उभा राधस राधसो राधस उभो भाराधस सह सह राधस उभो भाराधस सह राधस सह सह राधसो राधस सह मादयध्यै मादयध्यै सह राधसो राधस सह मादयध्यै सह मादयध्यै मादयध्यै सह सह मादयध्यै मादयध्या इति मादयध्यै दातारा उभो भा दातारा विषामिषान् दातारा उभो भा दातारा दातारु दातारा विषागुमरयीणा गुमरयीणामिषान् दातारु दातारा विषागुमरयीणा विषागुमरयीणा गुमरयीणामिषामिषागुमरयीणामुभो भारयीणामिषामिषागुमरयीणामुभायीणामुभो भारयीणागुमरयीणामुभा वाजस्य वाजस्यो भारयीणागुमरयीणामुभा वाजस्य वाजस्य वाजस्योभो भा वाजस्य सातजे सातजे वाजस्योभो भा वाजस्य सातजे सातजे सातजे वाजस्य वाजस्य सातजे हुवे हुवे सातजे वाजस्य वाजस्य सातजे हुवे सातजे हुवे हुवे सातजे सातजे हुवे वाम वागुं हुवे सातजे सातजे हुवे वाम हुवे वाम वागुं हुवे हुवे वामिति वाम अश्रवकं हिश्यश्रवमश्रवकं हि भूरिदावत्तरा भूरिदावत्तरा ह्यश्रवमश्रवकं हि भूरिदावत्तरा भूरिदावत्तरा भूरिदावत्तरा हि भूरिदावत्तरा वाम वाम भूरिदावत्तरा हि भूरिदावत्तरा वाम भूरिदावत्तरा वाम वाम भूरिदावत्तरा भूरिदावत्तरा वाम विजा मातुर्विजा मातुर्वाम भूरिदावत्तरा भूरिदावत्तरा वामिजा मातुः भूरिदावत्तरेति भूरिदावतोत्तरा वामिजा मातुर्विजा मातुर्वाम वामिजा मातुर्तोत विजा मातुर्वाम वामिजा मातुर्ता विजा मातुर्तोत विजा मातुर्विजा मातुर्तवा भोत विजा मातुर्विजा मातुर्तवा विजा मातुरिति विजा मातुः तवा भोतो तवा घघ भोतो तवा घघ वा वा घस्यालात् स्यालात् घ वा वा घस्यालात् स्यालात् स्यालात् घघ स्यालात् स्यालादिति स्यालात् सोमस्याथाथा सोमस्य प्रयते प्रयते सोमस्याथाथा सोमस्य प्रयते सोमस्य प्रयते प्रयते सोमस्य सोमस्य प्रयते युवभ्यां युवभ्यां प्रयते सोमस्य सोमस्य प्रयते युवभ्यां प्रयते युवभ्यां युवभ्यां प्रयते प्रयते युवभ्यामिन्द्राग्नि इन्द्राग्नि युवभ्यां प्रयते प्रयते युवभ्यामिन्द्राग्नि युवभ्यामिन्द्राग्नि इन्द्राग्नि युवभ्यां युवभ्यामिन्द्राग्नि स्तोमग्न स्तोममिन्द्राग्नि युवभ्यां युवभ्यामिन्द्राग्नि स्तोमम् युवभ्यामिति युवाभ्याम् इन्द्राग्नि स्तोमग्न स्तोममिन्द्राग्नि इन्द्राग्नि स्तोमम् जनयामि स्तोममिन्द्राग्नि इन्द्राग्नि स्तोमम् जनयामि इन्द्राग्नि इति इन्द्राग्नि स्तोमञ्जनयामि स्तोमग्निस्तोमञ्जनयामि नव्यन्नव्यञ्जनयामि स्तोमग्निस्तोमञ्जनयामि नव्यम् नव्यम्नवतिन्द्राग्नेनवतिम् पुरः पुरो नवतिमिन्द्राग्नीन्द्राग्नेनवतिम् पुरः साकमेकेनैकेन साकगौ साकमेकेन कर्मणा कर्मणैकेन साकगौ साकमेकेन कर्मणा नवजातमद्यात्यनवजातन्नवजातमद्येन्द्राग्नि इन्द्राग्नि अद्य नवजातन्नवजातमद्येन्द्राग्नि अद्येन्द्राग्नि अद्याद्येन्द्राग्नि वृत्रहणा वृत्रहणेन्द्राग्नि अद्याद्येन्द्राग्नि अभ्यानडानडभ्यानडर्कमर्कमानडानडर्कम् सनो नस्स सनो रासत्रासन्नस्स सनो रासदो रासत्रासन्नो रासच्छुरुधः श्रुतो रासन्नो रासच्छुरुधः रासच्छुरुधः श्रुतो रासत्रासच्छुरुधश्चन्द्राग्राश्चन्द्राग्राश्रुधो रासत्रासच्छुरुधश्चन्द्राग्राः श्रुधश्चन्द्राग्राश्चन्द्राग्राश्रुधश्रुधश्चन्द्राग्रा धियम् धियम् धियम् धियम् चन्द्राग्राश्रुधश्रुधश्चन्द्राग्रा धियम् धियम् चन्द्राग्राधियम् धियम् धियम् धियम् चन्द्राग्राश्चन्द्राग्राधियम् धियगो शेषधाति शेषधाति धियम् धियम् चन्द्राग्राश्चन्द्राग्राधियम् धियगो शेषधाति चन्द्राग्रा इति चन्द्राग्रा धियम् धियगो शेषधाति शेषधाति धियम् धियम् धियम् धियगो शेषधाति प्रप्रशेषधाति धियम् धियम् धियम् धियगो शेषधाति प्रा धियम् धियमिति धियम् शेषधाति प्रप्रशेषधाति शेषधाति प्रपोषा पोषा प्रशेषधाति शेषधाति प्रपोषा पोषा पोषा प्रप्रपोषा क्षेति पोषा क्षेत्रस्य वदना वदना क्षेत्रस्य क्षेत्रस्य वदना वयम् वयम् वदना क्षेत्रस्य क्षेत्रस्य वदना वयम् वदना वयम् वयम् वदना वदना वयगो हितेन हितेन वयम् वदना वदना वयगो हितेन वयगो हितेन हितेन वयम् वयगो हितेने वेव हितेन वयम् वयगो हितेने वेव हितेन हितेने वजयाम सजया जयामसीते जयामसीमस्वङ्गाङ्गामस्वम् पोषयित्नु पोषयित्नुमस्वङ्गाङ्गामस्वम् पोषयित्नुश्वम् पोषयित्नु पोषयित्नुमश्वमश्वम् पोषयित्वा पोषयित्नुमश्वमश्वम् पोषयित्वा पोषयित्वा पोषयित्नु पोषयित्वा स आपोषयित्नु पोषयित्वा सः स आसनो न स आसनः सनो मृडाति मृडाति न सनो मृडाति नो मृडाति मृडाति नो नो मृडाति ईदृश ईदृशे मृडाति नो नो मृडाति ईदृशे ईदृश ईदृशे मृडाति मृडाति ईदृशे ईदृश इतीदृशे क्षेत्रस्य पदे पदे क्षेत्रस्य क्षेत्रस्य पदे मधुमन्तम् मधुमन्तम् पदे क्षेत्रस्य क्षेत्रस्य पदे मधुमन्तम् पदे मधुमन्तम् मधुमन्तम् पदे पदे मधुमन्तमूर्मिमूर्मिम् मधुमन्तम् पदे पदे मधुमन्तमूर्मिम् मधुमन्तमूर्मिमूर्मिम् मधुमन्तम् मधुमन्तमूर्मिम् धेनुर्धेनुरूर्मिम् मधुमन्तम् मधुमन्तमूर्मिम् धेनुः मधुमन्तमिति मधुमन्तम् ऊर्मिम् धेनुर्धेनुरूर्मिमूर्मिम् धेनुरिवेव धेनुरूर्मिमूर्मिम् धेनुरिव धेनुरिवेव धेनुर्धेनुरिवपयः पय इव धेनुर्धेनुरिवपयः पय इवेवपयो अस्मास्वस्मासुपय इवेवपयो अस्मासु यो अस्मास्वस्मासुपयः पयो अस्मासु धुक्ष्वास्मासुपयः पयो अस्मासु धुक्ष्वास्मासु धुक्ष्वास्मास्वस्मासु धुक्ष्वाश्वेति धुक्ष्वाधुश्चितम् घृतम् घृतम् मधुश्चितम् मधुश्चितम् घृतमिवेव घृतम् मधुश्चितम् मधुश्चितम् घृतमिव मधुश्चुतम् घृतमिवेव घृतम् घृतमि वसुपूतकम् सुपूतमिव घृतम् घृतमि वसुपूतम् वसुपूतकम् सुपूतमिवेव सुपूतमृतस्य तस्य सुपूतमिवेव सुपूतमृतस्य सुपूतमृतस्य तस्य सुपूतकम् सुपूतमृतस्य नो न अर्थस्य सुपूतकम् सुपूतमृतस्य नः सुपूतमिति सुपूतम् अर्थस्य नो न अर्थस्यर्थस्य नः पतयः पतयो न अर्थस्य अर्थस्य नः पतयः पतयः पतयो नो नः पतयो मृडयन्तु मृडयन्तु पतयो नो नः पतयो मृडयन्तु पतयो मृडयन्तु मृडयन्तु पतयो मृडयन्तु मृडयन्त्विति मृडयन्तु अग्नेनयनयाग्नेग्नेनय सुपथा सुपथानयाग्नेग्नेनय सुपथा यजसुपथा सुपथानजनय सुपथा राजे राजे सुपथानजनय सुपथा राजे सुपथा राजे राजे सुपथा सुपथा राजे अस्मानस्मान् राजे सुपथा सुपथा राजे अस्मान् सुपथेति सुपथा राजे अस्मानस्मान् राजे राजे अस्मान् विश्वानि विश्वान्यस्मान् राजे राजे अस्मान् विश्वानि अस्मान् विश्वानि विश्वान्यस्मानस्मान् विश्वानि देवदेव विश्वान्यस्मानस्मान् विश्वानि देव विश्वानि देवदेव विश्वानि विश्वानि देव वयुनानि वयुनानि देव विश्वानि विश्वानि देव वयुनानि देव वयुनानि वयुनानि देवदेव वयुनानि विद्वान् विद्वान् वयुनानि देवदेव वयुनानि विद्वान् विद्वान् विद्वान् वयुनानि वयुनानि विद्वान् विद्वान् योध्यस्मदस्मद्यु योध्यस्मद्युहुराणञ्जुहुराणमस्मद्यु योधिर्योध्यस्मद्युहुराणम् अस्मज्जुहुराणञ्जुहुराणमस्मदस्मज्जुहुराणमेन एनो जुहुराणमस्मदस्मज्जुहुराणमेनः जुहुराणमेन एनो जुहुराणम् जुहुराणमेनो भूयिष्ठाम् भूयिष्ठामेनो जुहुराणम् जुहुराणमेनो भूयिष्ठानो भूयिष्ठाम् भूयिष्ठामेन एनो भूयिष्ठान्ते ते भूयिष्ठामेन एनो भूयिष्ठान्ते भूयिष्ठान्ते ते भूयिष्ठाम् भूयिष्ठान्ते नम उक्तिम् नम उक्तिम् ते भूयिष्ठाम् भूयिष्ठान्ते नम उक्तिम् ते नम उक्तिम् नम उक्तिम् ते नम उक्तिम् विधेम विधेम नम उक्तिम् ते नम उक्तिम् विधेम उक्तिम् विधेम विधेम नम उक्तिम् नम उक्तिम् विधेम उक्तिमिति नमः उक्तिम् विधेमेति विधेमा देवानाम् देवानाम देवानामप्यपि देवानाम देवानाम देवानामपि देवानामप्यपि देवानाम् देवानामपि पन्थामपि देवानाम् देवानामपि पन्थाभिपन्थाम् पन्थामप्यपि पन्थामगन्मागन्मपन्थामप्यपि पन्थामगन्मागन्मपन्थामगन्म यद्यदगन्मपन्थामन्थामगन्मयत् यद्यदगन्मागन्मयच्छक्नवामशक्नवामयदगन्मागन्मयच्छक्नवाम अग्ने प्रतपा अस्य प्रतपा अग्ने अग्ने मे प्रतपासि अस्यसि प्रतपा प्रतपासि देवो देवोऽसि प्रतपा प्रतपासि देवः इति प्रतापा देवो देवोऽस्यसि देव देवोऽस्यसि देव देवो देव आमर्त्येषु मर्त्येष्व देवो देव आमर्त्येषु आमर्त्येषु मर्त्येष्वामर्त्येष्वामर्त्येष्वामर्त्येष्वामर्त्येषु मर्त्येष्वेत्यायज्ञेषु यज्ञेषु त्वन्द्वं यज्ञेष्वीड्य ईड्यो यज्ञेषु त्वन्द्वं यज्ञेष्वीड्यः यज्ञेष्वीड्य ईड्यो यज्ञेषु यज्ञेष्वीड्यः ईड्य इति ईड्यः वो वो यद्यद्वो वयं वयं वो यद्यद्वो वयं वयं वयं वो वो वयं प्रमिणाम प्रमिणाम वयं वो वो वयं प्रमिणाम वयं प्रमिणाम प्रमिणाम वयं वयं प्रमिणाम व्रतानि व्रतानि प्रमिणाम वयं वयं प्रमिणाम व्रतानि नाम व्रतानि व्रतानि प्रमिणाम प्रमिणाम व्रतानि विदुषां विदुषां व्रतानि प्रमिणाम प्रमिणाम व्रतानि विदुषां विनामेति प्रमिणाम व्रतानि विदुषां विदुषां व्रतानि व्रतानि विदुषां देवा देवा विदुषां व्रतानि व्रतानि विदुषां देवा विदुषां देवा देवा विदुषां विदुषां देवा विदुष्टरासो विदुष्टरासो देवा विदुषां विदुषां देवा विदुष्टरासः देवा विदुष्टरासो विदुष्टरासो देवा देवा विदुष्टरासः विदुष्टरास इत्यविदुः रासः अग्निष्टत्तदग्निरग्निस्तद्विश्वं विश्वं तदग्निरग्निस्तद्विश्वं तद्विश्वं विश्वं तत्तद्विश्वमा विश्वं तत्तद्विश्वमा विश्वमा विश्वं विश्वमापृणाति पृणात्या विश्वं विश्वमापृणाति आपृणाति पृणात्या पृणाति विद्वान् विद्वान् पृणात्या पृणाति विद्वान् विद्वान् विद्वान् पृणाति पृणाति विद्वान् येभिर्येभिर्विद्वान् पृणाति पृणाति विद्वान् येभिः विद्वान् येभिर्येभिर्विद्वान् विद्वान् येभिर्देवान् देवान् येभिर्विद्वान् विद्वान् येभिर्देवान् येभिर्देवान् देवान् येभिर्येभिर्देवागुमृतुभिर्देवान् येभिर्येभिर्देवागुमृतुभिः देवागुमृतुभिरृतुभिर्देवान् देवागुमृतुभिः कल्पयाति कल्पयात् कृतुभिर्देवान् देवागुमृतुभिः कल्पयाति कल्पयाति कल्पयात्भिरृतुभिः कल्पयाति ऋतुभिरित्कृतुभिः कल्पयातीति कल्पयाति कृष्णयजुर्वेदतैत्तिरीयशाखायां प्रथमकाण्डे प्रथमप्रपाठकस्य घनपारायणसमाप्तः।